कृष्णयजुर्वेदतैतिरीयशाखायाम् षष्ठकाण्डे षष्ठप्रपाठकस्य दिनपाठः प्रारम्भः। सुवर्गाय वै वै सुवर्गाय सुवर्गाय वा एतान्येतानि वै सुवर्गाय सुवर्गाय वा एतानि सुवर्गायेति सुवर्गाय वा एतान्येतानि वै वा एतानि लोकाय लोकायैतानि वै वा एतानि लोकाय एतानि लोकाय लोकायैतान्येतानि लोकाय हूयन्ते हूयन्ते लोकायैतान्येतानि लोकाय हूयन्ते लोकाय हूयन्ते हूयन्ते लोकाय लोकाय हूयन्ते यद्यद्धूयन्ते लोकाय लोकाय हूयन्ते यत् हूयन्ते यद्यद्धूयन्ते हूयन्ते यद्दाक्षिणानि दाक्षिणानि यद्धूयन्ते हूयन्ते यद्दाक्षिणानि यद्दाक्षिणानि दाक्षिणानि यद्यद्दाक्षिणानि द्वाभ्यां द्वाभ्यां दाक्षिणानि यद्यद्दाक्षिणानि द्वाभ्यां दाक्षिणानि त्वाभ्यां द्वाभ्यां दाक्षिणानि दाक्षिणानि त्वाभ्यां गार्हपत्ये त्वाभ्यां दाक्षिणानि दाक्षिणानि त्वाभ्यां गार्हपत्ये द्वाभ्यां गार्हपत्ये गार्हपत्ये त्वाभ्यां द्वाभ्यां गार्हपत्ये जुहोति जुहोति गार्हपत्ये त्वाभ्यां द्वाभ्यां गार्हपत्ये जुहोति गार्हपत्ये जुहोति जुहोति गार्हपत्ये गार्हपत्ये जुहोति द्विपात् द्विपात् जुहोति गार्हपत्ये गार्हपत्ये जुहोति द्विपात् गार्हपत्य इति गार्हपत्ये जुहोति द्विपात् द्विपात् जुहोति जुहोति द्विपात् यजमानो यजमानो द्विपात् जुहोति जुहोति द्विपात् यजमानः द्विपाद्यजमानो यजमानो द्विपाद्विपाद्यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यजमानो द्विपाद्विपाद्यजमानः प्रतिष्ठित्यै द्विपादिति द्विपाद् यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यजमानो यजमानः प्रतिष्ठित्य आग्नेध्र आग्नेध्रे प्रतिष्ठित्यै यजमानो यजमानः प्रतिष्ठित्य आग्नेध्रे प्रतिष्ठित्य आग्नेध्र आग्नेध्रे प्रतिष्ठित्यै प्रतिष्ठित्य आग्नेध्रे जुहोति जुहोत्याग्नेध्रे प्रतिष्ठित्यै प्रतिष्ठित्य आग्नेध्रे जुहोति प्रतिष्ठित्य इति प्रतिष्ठित्यै आग्नेध्रे जुहोति जुहोत्याग्नेध्र आग्नेध्रे जुहोत्यन्तरिक्षेऽन्तरिक्षे जुहोत्याग्नेध्र आग्नेध्रे जुहोत्यन्तरिक्षे आग्नेध्र इत्याग्नेध्रे जहोत्यन्तरिक्षेऽन्तरिक्षे जहोति जहोत्यन्तरिक्ष एवैवान्तरिक्षे जहोति जहोत्यन्तरिक्ष एव अन्तरिक्ष एवैवान्तरिक्षेऽन्तरिक्ष एवैवान्तरिक्षेऽन्तरिक्ष एवैवैवाक्रमते क्रमत ऐवैवाक्रमते आक्रमते क्रमत आक्रमते सदः सदः क्रमत आक्रमते सदः क्रमते सदः सदः क्रमते क्रमते सदोऽभ्यभिसदः क्रमते क्रमते सदोऽभि सदोऽभ्यभिसदः सदोऽभ्याभिसदः सदोऽभ्या अभ्याभ्यभ्यैत्येत्याभ्यभ्यैति ऐत्येत्यैति सुवर्गकं सुवर्गमेत्येति सुवर्गम् एति सुवर्गकं सुवर्गमेत्येति सुवर्गम् सुवर्गमेत्येति सुवर्गमेव सुवर्गमेवैव सुवर्गकं सुवर्गमेवैनमेनमेव सुवर्गकं सुवर्गमेवैनम् सुवर्गमिति सुवहगम् एवैनमेनमेवैवैनम् लोकम् लोकमेनमेवैवैनम् लोकम् एनम् लोकम् लोकमेनमेनम् लोकम् गमयति गमयति लोकमेनमेनम् लोकम् गमयति लोकम् गमयति गमयति लोकम् लोकम् गमयति सौरीभ्याकं सौरीभ्याम् गमयति लोकम् लोकम् गमयति सौरीभ्याम् गमयति सौरीभ्याकुं सौरीभ्याम् गमयति गमयति सौरीभ्या मृग्भ्या मृग्भ्याकुं सौरीभ्याम् गमयति गमयति सौरीभ्या मृग्भ्याम् सौरीभ्या मृग्भ्या मृग्भ्याकुं सौरीभ्याकुं सौरीभ्या मृग्भ्याम् गार्हपत्ये गार्हपत्य अर्घ्याकुं सौरीभ्याकुं सौरीभ्या मृग्भ्याम् गार्हपत्ये अर्घ्याङ्गार्हपत्ये गार्हपत्य अर्घ्या मृग्भ्याङ्गार्हपत्ये जुहोति जुहोति गार्हपत्य अर्घ्या मृग्भ्याङ्गार्हपत्ये जुहोति अर्घ्यामित्यर्घोभ्याम् गार्हपत्ये जुहोति गार्हपत्ये गार्हपत्ये जुहोत्यमुमम् जुहोति गार्हपत्ये गार्हपत्ये जुहोत्यमुम् गार्हपत्येति गार्हपत्ये जुहोत्यमुमम् जुहोति जुहोत्यमुमेवैवामञ्जुहोति जुहोत्यमुमेव अमुमेवैवामुमुमेवैनमेनमेवामुमममेवैनम् एवैनमेनमेवैवैनम् लोकम् लोकमेनमेवैवैनम् लोकम् एनम् लोकम् लोकमेनमेनम् लोककुम् समारोहयति समारोहयति लोकमेनमेनम् लोककुम् समारोहयति लोककुम् समारोहयति समारोहयति लोकम् लोककुम् समारोहयति नयवत्या नयवत्या समारोहयति लोकम् लोककुम् समारोहयति नयवत्या समारोहयति नयवत्या नयवत्या समारोहयति समारोहयति नयवत्यर्चर्चा नयवत्या समारोहयति समारोहयति नयवत्यर्चा समारोहयतीति सम् आरोहयति नयवत्यर्चर्चा नयवत्या नयवत्यर्चाग्नीध्र आग्नीध्र अर्चा नयवत्या नयवत्यर्चाग्नीध्रे नयवत्येति नयावत्या अचाग्नीध्र आग्नीध्र अर्चर्चाग्नीध्रे जुहोति जुहोत्याग्नीध्र अर्चर्चाग्नीध्रे जुहोति आग्नीध्रे जुहोति जुहोत्याग्नीध्र आग्नीध्रे जुहोति सुवर्गस्य सुवर्गस्य जुहोत्याग्नीध्र आग्नीध्रे जुहोति सुवर्गस्य आग्नीध्र इत्याग्नीध्रे जुहोति सुवर्गस्य सुवर्गस्य जुहोति जुहोति सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य जुहोति जुहोति सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्याभिनीत्या अभिनीत्ये लोकस्य सुवर्गस्य सुवर्गस्य लोकस्याभिनीत्ये सुवर्गस्येति सुवर्गस्य लोकस्याभिनीत्या अभिनीत्ये लोकस्य लोकस्याभिनीत्येति वन्द्यमभिनीत्ये लोकस्य लोकस्याभिनीत्येदिवम् अभिनीत्यैति वन्द्यमभिनीत्या अभिनीत्यैतिवम् गच्छ गच्छदिवमभिनीत्या अभिनीत्यैतिवम् गच्छ अभिनीत्या इत्यभिनीत्यै दिवम् गच्छ गच्छदिवम् दिवम् गच्छसुवस्वर्गच्छदिवम् दिवम् गच्छसुवः गच्छसुवस्वर्गच्छ गच्छसुवः पद पदसुवर्गच्छ गच्छसुवः पद सुवः पद पदसुवस्वः पतेतीति पदसुवस्वः पतेति पतेतीति पद पतेति हिरण्यको हिरण्यमिति पद पतेति हिरण्यम् इति हिरण्यको हिरण्यमिति हिरण्यको हुत्वा हुत्वा हिरण्यमिति हिरण्यको हुत्वा हिरण्यको हुत्वा हुत्वा हिरण्यको हिरण्यको हुत्वो दुद्धुत्वा हिरण्यको हिरण्यको हुत्वोद्धुत्वा हुत्वोद्गृह्णाति गृह्णात्युद्धुत्वा हुत्वोद्गृह्णाति उद्गृह्णाति गृह्णात्युदुद्गृह्णाति सुवर्गको सुवर्गम् गृह्णात्युदुद्गृह्णाति सुवर्गम् गृह्णाति सुवर्गको सुवर्गम् गृह्णाति गृह्णाति सुवर्गमेवैव सुवर्गम् गृह्णाति गृह्णाति सुवर्गमेव सुवर्गमेवैव सुवर्गको सुवर्गमेवैनमेनमेव सुवर्गको सुवर्गमेवैनम् सुवर्गमिति सुवर्गम् एवैनमेनमेवैवैनम् लोकम् लोकमेनमेवैवैनम् लोकम् एनम् लोकम् लोकमेनमेनम् लोकम् गमयति गमयति लोकमेनमेनम् लोकम् गमयति लोकम् गमयति गमयति लोकम् लोकम् गमयति रूपेण रूपेण गमयति लोकम् लोकम् गमयति रूपेण गमयति रूपेण रूपेण गमयति गमयति रूपेण वो वो रूपेण गमयति गमयति रूपेण वः रूपेण वो वो रूपेण रूपेण वो रूपकम् रूपम् वो रूपेण रूपेण वो रूपम् वो रूपकम् रूपम् वो रूपमभ्यभिरूपम् वो रूपमभि रूपमभ्यभिरूपकम् रूपमभ्याभिरूपकम् रूपमभ्या अभ्याभ्यभ्यैम्येम्याभ्यभ्यैमि ऐम्येम्यैमीतीत्येम्यैमीति एमीतीत्ये एम्येमीत्याह हेत्ये एम्येमीत्याह इत्याहाहेदीत्याह रूपेण रूपेणाहेदीत्याह रूपेण आह रूपेण रूपेणाहाह रूपेण हि रूपेणाहाह रूपेण हि रूपेण हि रूपेण रूपेण ह्यासामासागुं हि रूपेण रूपेण ह्यासाम् ह्यासामा सागुं हि ह्यासागुं रूपकं रूपमा सागुं हि ह्यासागुं रूपम् आसागुं रूपकं रूपमा सामा सागुं रूपमभ्यभिरूपमा सामा सागुं रूपमभि रूपमभ्यभिरूपकं रूपमभ्याभिरूपकं रूपमभ्या अभ्याभ्यभ्यैत्येत्याभ्यभ्यैति ऐत्येत्यैति यद्यदेत्यैति यत् एति यद्यदेत्येति यद्भिरण्येन हिरण्येन यदेत्येति यद्भिरण्येन यद्धिरण्येन हिरण्येन यद्यद्धिरण्येन दुधस्तुधो हिरण्येन यद्यद्धिरण्येन दुधः हिरण्येन तथस्तुतो हिरण्येन हिरण्येन तथो वो वस्तुतो हिरण्येन हिरण्येन तथो वः तथो वो वस्तुतस्तुतो वो विश्ववेदा विश्ववेदा वस्तुतस्तुतो वो विश्ववेदाः वो विश्ववेदा विश्ववेदा वो विश्ववेदाभि विश्ववेदा वो विश्ववेदाभि विश्ववेदाभि विश्ववेदा विश्ववेदा विभजतु भजतु विश्ववेदा विश्ववेदा विभजतु विश्ववेदा इति विश्वा वेदाः विभजतु भजतु विभजत्विति भजतु विभजत्विति भजत्विति भजतु भजत्वित्याहाहेति भजतु भजत्वित्याह इत्याहाहेति इत्याह तुथस्तुथ आहेति इत्याह तुथ आह तुथस्तुथ आहाह तुथोहः तुथ आहाह तुथोः तुथोहः तुथस्तुथोः स्म स्मः तुथस्तुथोः स्म हस्म स्मः हस्म वै वै स्मः हस्म वै स्म वै वै स्म स्म वै विश्ववेदा विश्ववेदा वै स्म स्म वै विश्ववेदाः वै विश्ववेदा विश्ववेदा वै वै विश्ववेदा देवानाम् देवानाम् विश्ववेदा वै वै विश्ववेदा देवानाम् विश्ववेदा देवानाम् देवानाम् विश्ववेदा विश्ववेदा देवानाम् दक्षिणा दक्षिणा देवानाम् विश्ववेदा विश्ववेदा देवानाम् दक्षिणा विश्ववेदा इति विश्वा वेदाः देवानाम् दक्षिणा दक्षिणा देवानाम् देवानाम् दक्षिणा विविदक्षिणा देवानाम् देवानाम् दक्षिणा वि दक्षिणा विविदक्षिणा दक्षिणा विभजति भजति विदक्षिणा दक्षिणा विभजति विभजति भजति विभजति तेन तेन भजति विभजति तेन भजति तेन तेन भजति भजति तेनैवैव तेन भजति भजति तेनैव तेनैवैव तेन तेनैवैना एना एव तेन तेनैवैनाः एवैना एना एवैवैना विव्येन एवैवैना वि एना विव्येन एना विभजति भजति व्येन एना विभजति विभजति भजति विभजत्येतदेतद्भजति विभजत्येतत् भजत्येतदेतत् भजति भजत्येतत्तेत एतद्भजति भजत्येतत्ते एतत्तेत एतदेतत्ते अग्नेत एतदेतत्ते अग्ने ते अग्ने अग्ने एते अग्ने राधो राधो अग्ने ते ते अग्ने राध अग्ने राधो राधो अग्ने अग्ने राध आराधो अग्ने अग्ने राध आ राध आराधो राध ऐत्येत्याराधो राध ऐति ऐत्येत्यैति सोमच्युतकुं सोमच्युतमेत्यैति सोमच्युतम् एति सोमच्युतकुं सोमच्युतमेत्येति सोमच्युतमितीति सोमच्युतमेत्येति सोमच्युतमिति सोमच्युतमितीति सोमच्युतकुं सोमच्युतमित्याहाहेति सोमच्युतकुं सोमच्युतमित्याह सोमच्युतमिति सोमाच्युतम् इत्याहाहेतीत्याह सोमच्युतकुं सोमच्युतमाहेतीत्याह सोमच्युतम् आह सोमच्युतकुं सोमच्युतमाहाह सोमच्युतकुं हि सोमच्युतमाहाह सोमच्युतकुं हि सोमच्युतकुं हि सोमच्युतकुं सोमच्युतगृह्यस्यास्य हि सोमच्युतकुं सोमच्युतगृह्यस्य सोमच्युतमिति सोमाच्युतम् यस्यास्य हि ह्यस्य राधो राधोऽस्य हि ह्यस्य राध अस्य राधो राधोऽस्यास्य राध आराधोऽस्यास्य राध आ राध आराधो राध ऐत्येत्याराधो राध इति ऐत्येत्यैति तत्तदेत्यैति तत् एति तत्तदेत्येति तन्मित्रस्य मित्रस्य तदेत्येति तन्मित्रस्य तन्मित्रस्य मित्रस्य तत्तन्मित्रस्य पथा पथा मित्रस्य तत्तन्मित्रस्य पथा मित्रस्य पथा पथा मित्रस्य पथानयनय पथा मित्रस्य मित्रस्य पथानय पथानयनय पथा पथा नयेदीति नय पथा पथा नयेति नयेदीति नय नयेत्याहाहेति नय नयेत्याह इत्याहाहेतीत्याह शान्त्यै शान्त्या आहेदीत्याह शान्त्यै आह शान्त्यै शान्त्या आहाह शान्त्या अर्थस्य अर्थस्य शान्त्या आहाह शान्त्या अर्थस्य शान्त्या अर्थस्य अर्थस्य शान्त्यै शान्त्या अर्थस्य पथा पथर्थस्य शान्त्यै शान्त्या अर्थस्य पथा पथस्य पथा पथर्थस्य अर्थस्य पथा प्रप्रपथर्थस्य अर्थस्य पथा प्र पथा प्रप्रपथा पथा प्रेते धप्रपथा पथा प्रेत प्रेते धप्रप्रेत चन्द्रदक्षिणाश्चन्द्रदक्षिणा इदः प्रप्रेत चन्द्रदक्षिणाः चन्द्रदक्षिणाश्चन्द्रदक्षिणा इदेत चन्द्रदक्षिणा इति चन्द्रदक्षिणा इदेत चन्द्रदक्षिणा इति चन्द्रदक्षिणा इति चन्द्रदक्षिणाश्चन्द्रदक्षिणा इत्याहाहेत चन्द्रदक्षिणाश्चन्द्रदक्षिणा इत्याह चन्द्रदक्षिणा इति चन्द्रदक्षिणाः इत्याहाहेदीत्याह सत्यगो सत्यमाहेदीत्याह सत्यम् आह सत्यगो सत्यमाहाह सत्यम् वै वै सत्यमाहाह सत्यम् वै सत्यम् वै वै सत्यगो सत्यम् वा अर्थमृतम् वै सत्यगो सत्यम् वा अर्थम् वा अर्धमृतम् वै वा अर्धगुं सत्येन सत्येनर्थम् वै वा अर्धगुं सत्येन अर्धगुं सत्येन सत्येनर्थमृतगुं सत्येनैवैव सत्येनर्थमृतगुं सत्येनैव सत्येनैवैव सत्येन सत्येनैवैना एना एव सत्येन सत्येनैवैनाः एवैना एना एवैवैना अर्थेनर्थेनैना एवैवैना अर्थेन एना अर्थेनर्थेनैना एना अर्थेन विव्युर्थेनैना एना अर्थेन वि अर्थेन विव्युर्थेनर्थेन विभजति भजति व्युर्थेनर्थेन विभजति विभजति भजति विभजति यज्ञस्य यज्ञस्य भजति विभजति यज्ञस्य भजति यज्ञस्य यज्ञस्य भजति भजति यज्ञस्य पथा पथा यज्ञस्य भजति भजति यज्ञस्य पथा यज्ञस्य पथा पथा यज्ञस्य यज्ञस्य पथा सुविता सुविता पथा यज्ञस्य यज्ञस्य पथा सुविता पथा सुविता सुविता पथा पथा सुविता नयन्तेर्नयन्तेः सुविता पथा पथा सुविता नयन्तेः सुविता नयन्तेर्नयन्तेः सुविता सुविता नयन्तेरिति नयन्तेः सुविता सुविता नयन्तेरिति नयन्तेरिति नयन्तेर्नयन्तेरित्याहाहे नयन्तेर्नयन्तेरित्याह इत्याहाहेदीत्याह यज्ञस्य यज्ञस्याहेदीत्याह यज्ञस्य आह यज्ञस्य यज्ञस्याहाह यज्ञस्य हि यज्ञस्याहाह यज्ञस्य हि यज्ञस्य हि यज्ञस्य यज्ञस्य ह्येता एता हि यज्ञस्य यज्ञस्य ह्येताः ह्येता एता हि ह्येताः पथा पथयिता हि ह्येताः पथा एताः पथा पथयिता एताः पथायन्ति यन्ति पथयिता एताः पथायन्ति पथायन्ति यन्ति पथा पथायन्ति यद्यद्यन्ति पथा पथायन्ति यद् यन्ति यद्यद्यन्ति यन्ति यद्दक्षिणा दक्षिणा यद्यन्ति यन्ति यद्दक्षिणाः यद्दक्षिणा दक्षिणा यद्यद्दक्षिणा ब्राह्मणम् ब्राह्मणम् दक्षिणा यद्यद्दक्षिणा ब्राह्मणम् दक्षिणा ब्राह्मणम् ब्राह्मणम् दक्षिणा दक्षिणा ब्राह्मणमद्याद्यब्राह्मणम् दक्षिणा दक्षिणा ब्राह्मणमद्य ब्राह्मणमद्याद्यब्राह्मणम् ब्राह्मणमद्यराध्यासगोराध्यासमद्यब्राह्मणम् ब्राह्मणमद्यराध्यासम् अद्यराध्यासगोराध्यासमद्याद्यराध्यासमृषमृषगोराध्यासमद्याद्यराध्यासमृषिम् राध्यासमृषमृषगोराध्यासगोराध्यासमृषिमारुषेयमारुषेयमृषगोराध्यासगोराध्यासमृषिमारुषेयम् ऋषिमारुषेयमारुषेयमृषमृषमारुषेयमितीत्यारुषेयमृषमृषमारुषेयमिति आरुषेयमितीत्यारुषेयमारुषेयमित्याहाहेत्यारुषेयमारुषेयमित्याह इत्याहाहेदीत्याह ऐष एष आहेदीत्याह ऐषः आहैष एष आहाहैष वै वा एष आहाहैष वै एष वै वा एष वै ब्राह्मणो ब्राह्मणो वा एष वै ब्राह्मणः वै ब्राह्मणो ब्राह्मणो वै वै ब्राह्मण अर्षिरर्षब्राह्मणो वै वै ब्राह्मण अर्षिः ब्राह्मण अर्षिरर्षब्राह्मणो ब्राह्मण अर्षिरारुषेय आरुषेय अर्षिर्ब्राह्मणो ब्राह्मण अर्षिरारुषेयः अर्षिरारुषेय आरुषेय अर्षिरर्षिरारुषेयो यो य आरुषेय अर्षिरर्षिरारुषेयो यः आरुषेयो यो य आरुषेय आरुषेयो यश्शुश्रुवान् शुश्रुवान् य आरुषेय आरुषेयो यश्शुश्रुवान् यश्शुश्रुवान् शुश्रुवान् यो यश्शुश्रुवान् तस्मात्तस्मात् शुश्रुवान् यो यश्शुश्रुवान् तस्मात् शुश्रुवान् तस्मात् तस्मात् शुश्रुवान् शुश्रुवान् तस्मादेवमेवम् तस्मात् शुश्रुवान् शुश्रुवान् तस्मादेवम् तस्मादेवमेवम् तस्मात् तस्मादेवमाहाहैवम् तस्मात् तस्मादेवमाह एवमाहाहैवमेवमाहविद्याहैवमेवमाहवि आहविद्याहाहविसुवस्सुवर्व्याः हविसुवः विसुवस्सुवर्भिसुवः पश्य पश्यसुवर्भिसुवः पश्य सुवः पश्य पश्यसुवस्सुवः पश्यविपश्यसुवस्सुवः पश्यवि पश्यविपश्य पश्यव्यन्तरिक्षमन्तरिक्षम् विपश्य पश्यव्यन्तरिक्षम् यन्तरिक्षमन्तरिक्षम् विव्यन्तरिक्षमिदीत्यन्तरिक्षम् विव्यन्तरिक्षमिति अन्तरिक्षमिदीत्यन्तरिक्षमन्तरिक्षमित्याहाहेत्यन्तरिक्षमन्तरिक्षमित्याह इत्याहाहेदीत्याह सुवर्गगुं सुवर्गमाहेदीत्याह सुवर्गम् आह सुवर्गगुं सुवर्गमाहाह सुवर्गमेवैव सुवर्गमाहाह सुवर्गमेव सुवर्गमेवैव सुवर्गगुं सुवर्गमेवैनमेनमेव सुवर्गगुं सुवर्गमेवैनम् सुवर्गमिति सुवहगम् एवैनमेनमेवैवैनम् लोकम् लोकमेनमेवैवैनम् लोकम् एनम् लोकम् लोकमेनमेनम् लोकम् गमयति गमयति लोकमेनमेनम् लोकम् गमयति लोकम् गमयति गमयति लोकम् लोकम् गमयति यतस्वयतस्व गमयति लोकम् लोकम् गमयति यतस्व गमयतेतस्वयतस्व गमयति गमयतेतस्व सदस्यैः सदस्यैर्यतस्व गमयति गमयतेतस्व सदस्यैः इत्याहेतीत्याह मित्रत्वाय मित्रत्वायाहेतीत्याह मित्रत्वाय आहमित्रत्वाय मित्रत्वाय अग्निभेददात्यग्निमुखान् अग्निर इत्यग्नि इदे ददाच्यग्निमुखानग्निमुखान् ददाति ददाच्यग्निमुखानेवैवाग्निमुखान् ददाति ददाच्यग्निमुखानेव अग्निमुखानेवैवाग्निमुखानग्निमुखानेवर्तो नृतो नैवाग्निमुखानग्निमुखानेवर्तोन् अग्निमुखानिच्यग्निमुखानु हेवर्तो नृतो नैवैवर्तोन् प्रीणाति प्रीणाच्युतो नैवैवर्तोन् प्रीणाति हृतोन् प्रीणाति प्रीणाच्युतो नृतोन् प्रीणाति ब्रह्मणे प्रीणाच्युतो नृतोन् प्रीणाति प्रीणाति ब्रह्मणे ददाति ब्रह्मणे प्रीणाति ब्रह्मणे ददाति ब्रह्मणे ददाति ददाति ब्रह्मणे ब्रह्मणे ददाति प्रसूच्यै ददाति ब्रह्मणे ददाति प्रसूच्यै ददाति प्रसूच्यै प्रसूच्यै ददाति ददाति प्रसूच्यै होत्रे होत्रे प्रसूच्यै ददाति ददाति प्रसूच्यै होत्रे प्रसूच्यै होत्रे होत्रे प्रसूच्यै प्रसूच्यै होत्रे ददाति ददाति होत्रे प्रसूच्यै प्रसूच्यै होत्रे ददाति प्रसूच्या इति प्रासूच्यै होत्रे ददाति ददाति होत्रे होत्रे ददात्यात्मात्मा ददाति होत्रे होत्रे ददात्यात्मा ददाति ददात्यात्मा वै वा आत्मा ददाति ददात्यात्मा वै आत्मा वै वा आत्मात्मा वा एष वा आत्मात्मा वा एष वै वा एष यज्ञस्यैष वै वा एष यज्ञस्य एष यज्ञस्य यज्ञस्यैष एष यज्ञस्य यद्यज्ञस्यैष एष यज्ञस्य यद् यज्ञस्य यद्यज्ञस्य यज्ञस्य यद्धोता होता यद्यज्ञस्य यज्ञस्य यद्धोता यद्धोता होता यद्यद्धोतात्मानमात्मानको होता यद्यद्धोतात्मानम् होतात्मानमात्मानको होता होतात्मानमेवैवात्मानको होता होतात्मानमेव आत्मानमेवैवात्मानमात्मानमेव यज्ञस्य यज्ञस्यैवात्मानमात्मानमेव यज्ञस्य एव यज्ञस्य यज्ञस्यैवैव यज्ञस्य दक्षिणाभिर्दक्षिणाभिर्यज्ञस्यैवैव यज्ञस्य दक्षिणाभिः यज्ञस्य दक्षिणाभिर्दक्षिणाभिर्यज्ञस्य यज्ञस्य दक्षिणाभिः सकोसं दक्षिणाभिर्यज्ञस्य यज्ञस्य दक्षिणाभिस्सम् दक्षिणाभिस्सकुंसं दक्षिणाभिर्दक्षिणाभिः समर्थयत्यर्थैत संदक्षिणाभिर्दक्षिणाभिः समर्थयति समर्थयत्यर्थैत सकुं समर्थयति अर्थयतीत्यर्थयति समिष्टयजोगुंषि जहोति जहोति समिष्टयजोगुंषि समिष्टयजोगुंषि जहोति यज्ञस्य यज्ञस्य जहोति समिष्टयजोगुंषि समिष्टयजोगुंषि जहोति यज्ञस्य समिष्टयजोगुंषीति समिष्टयजोगुंषि जहोति यज्ञस्य यज्ञस्य जहोति जहोति यज्ञस्य समिष्ट्यै समिष्ट्यै यज्ञस्य जहोति जहोति यज्ञस्य समिष्ट्यै यज्ञस्य समिष्ट्यै समिष्ट्यै यज्ञस्य यज्ञस्य समिष्ट्यै यद्यत् समिष्ट्यै यज्ञस्य यज्ञस्य समिष्ट्यै यद् समिष्ट्यै यद्यत् समिष्ट्यै समिष्ट्यै यद्वै वै यत् समिष्ट्यै समिष्ट्यै यद्वै समिष्ट्या इति समिष्ट्यै यद्वै वै यद्यद्वै यज्ञस्य यज्ञस्य वै यद्यद्वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य क्रोरं क्रोरं यज्ञस्य वै वै यज्ञस्य क्रोरम् यज्ञस्य क्रोरं क्रोरं यज्ञस्य यज्ञस्य क्रोरं यद्यत् क्रोरं यज्ञस्य यज्ञस्य क्रोरं यद् क्रोरं यद्यत् क्रोरं क्रोरं यदतिष्टं विलिष्टं यत् क्रोरं क्रोरं यद्विलिष्टम् यद्विलिष्टं विलिष्टं यद्यद्विलिष्टं यद्यद्विलिष्टं यद्यद्विलिष्टं यद् विलिष्टं यद्यद्विलिष्टं विलिष्टं यदत्येत्येति यद्विलिष्टं विलिष्टं यदत्येति विलिष्टमिति विलिष्टम् यदत्येत्येति यद्यदत्येति यद्यदत्येति यद्यदत्येति यद् अत्येति यद्यदत्येत्येति यन्नन यदत्येत्येति यन्न अत्येदीत्यति एति यन्नन यद्यन्नात्येत्येति न यद्यन्नात्येति नाच्येत्यच्येदननाच्येति यद्यदत्येदननार्येति यद् अत्येति यद्यदत्येत्येति यदति करोत्यति करोति यदत्येत्येति यदति करोति अत्येदीत्यति एति यदति करोत्यति करोति यद्यदति करोति यद्यदति करोति यद्यदति करोति यद् अधिकरोति यद्यदति करोत्यति करोति यन्नन यदति करोत्यति करोति यन्न अधिकरोतीत्यति करोति यन्नन यद्यन्नाप्यपि न यद्यन्नापि नाप्यपि नापि करोति करोत्यपि नापि करोति अपि करोति करोत्यप्यपि करोति तत्तत्करोत्यप्यपि करोति तद् करोति तत्तत्करोति करोति तदेवैव तत्करोति करोति तदेव तदेवैव दत्तदेवतैस्तैरेव दत्तदेवतैः एवतैस्तैरेवैव तैः प्रीणाति प्रीणाति तैरेवैव तैः प्रीणाति तैः प्रीणाति प्रीणाति तैस्तैः प्रीणाति नव नव प्रीणाति तैस्तैः प्रीणाति नव प्रीणाति नवनव प्रीणाति प्रीणाति नवजुहोति जुहोति नव प्रीणाति प्रीणाति नवजुहोति नवजुहोति जुहोति नव नव जुहोति नव नव जुहोति नव नव जुहोति नव जुहोति नव नव जुहोति जुहोति नव वै वै नव जुहोति जुहोति नव वै नव वै वै नव नव वै पुरुषे पुरुषे वै नव नव वै पुरुषे वै पुरुषे पुरुषे वै वै पुरुषे प्राणाः प्राणाः पुरुषे वै वै पुरुषे प्राणाः पुरुषे प्राणाः प्राणाः पुरुषे पुरुषे प्राणाः पुरुषेण पुरुषेण प्राणाः पुरुषे पुरुषे प्राणाः पुरुषेण प्राणाः पुरुषेण पुरुषेण प्राणाः प्राणाः पुरुषेण यज्ञो यज्ञः पुरुषेण प्राणाः प्राणाः पुरुषेण यज्ञः प्राणा इति प्राणाः पुरुषेण यज्ञो यज्ञः पुरुषेण पुरुषेण यज्ञः संवितः संवितो यज्ञः पुरुषेण पुरुषेण यज्ञः संवितः यज्ञः संवितः संवितो यज्ञो यज्ञः संवितो यावान् यावान् संवितो यज्ञो यज्ञः संवितो यावान् संवितो यावान् यावान् संवितः संवितो यावानेवैव यावान् संवितः संवितो यावानेव संवित इति संवितः यावानेवैव यावान् यावानेव यज्ञो यज्ञ एव यावान् यावानेव यज्ञः एव यज्ञो यज्ञ एवैव यज्ञस्तन्तम् यज्ञ एवैव यज्ञस्तम् यज्ञस्तन्तम् यज्ञो यज्ञस्तम् प्रीणाति प्रीणाति तम् यज्ञो यज्ञस्तम् प्रीणाति तम् प्रीणाति प्रीणाति तन्तम् प्रीणाति षट् षट् प्रीणाति तन्तम् प्रीणाति षट् प्रीणाति षट् षट् प्रीणाति प्रीणाति षडृग्मियान्यग्मियानि षट् प्रीणाति प्रीणाति षडृग्मियानि षडृग्मियान्यग्मियानि षट् षडृग्मियानि जुहोति जुहोत्युग्मियानि षट् षडृग्मियानि जुहोति अग्मियानि जुहोति जुहोत्युग्मियान्यग्मियानि जुहोति षट् षट् जुहोत्युग्मियान्यग्मियानि जुहोति षट् जुहोति षट् षट् जुहोति जुहोति षड्वै वै षट् जुहोति जुहोति षड्वै षड्वै वै षट् षड्वा अर्धव अर्धवो वै षट् षड्वा अर्धवः वा अर्धव अर्धवो वै वा अर्धव अर्धोनृतो नृतवो वै वा अर्धव अर्धून् अर्धव अर्धोनृतो नृतव अर्धव अर्धूनेवै वर्तो नृतव अर्धव अर्धूनेव अर्धूनेवै वर्तो नृतोनेव प्रीणाति प्रीणात्येवर्तो नृतोनेव प्रीणाति एव प्रीणाति प्रीणात्येवैव प्रीणाति त्रीणि त्रीणि प्रीणात्येवैव प्रीणाति त्रीणि प्रीणाति त्रीणि त्रीणि प्रीणाति प्रीणाति त्रीणि यजोगुंषि यजोगुंषि त्रीणि प्रीणाति प्रीणाति त्रीणि यजोगुंषि त्रीणि यजोगुंषि यजोगुंषि त्रीणि त्रीणि यजोगुंषित्रयस्त्रयो यजोगुंषि त्रीणि त्रीणि यजोगुंषित्रयः यजोगुंषित्रयस्त्रयो यजोगुंषि यजोगुंषित्रय इम इमे त्रयो यजोगुंषि यजोगुंषित्रय इमे त्रय इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोकाः इमे लोका लोका इम इमे लोका इमानिमान् लोका इम इमे लोका इमान् लोका इमानिमान् लोका लोका इमानेवैवेमान् लोका लोका इमानेव इमानेवैवेमानिमानेव लोकान् लोकानेवेमानिमानेव लोकान् एव लोकान् लोकानेवैव लोकान् प्रीणाति प्रीणाति लोकानेवैव लोकान् प्रीणाति लोकान् प्रीणाति प्रीणाति लोकान् लोकान् प्रीणाति यज्ञ यज्ञ प्रीणाति लोकान् लोकान् प्रीणाति यज्ञ प्रीणाति यज्ञ यज्ञ प्रीणाति प्रीणाति यज्ञ यज्ञं यज्ञं यज्ञ प्रीणाति प्रीणाति यज्ञ यज्ञं यज्ञ यज्ञं यज्ञं यज्ञ यज्ञ यज्ञं गच्छ गच्छ यज्ञं यज्ञ यज्ञ यज्ञं गच्छ यज्ञं गच्छ गच्छ यज्ञं यज्ञं गच्छ यज्ञपतिं यज्ञपतिं गच्छ यज्ञं यज्ञं गच्छ यज्ञपतिम् गच्छ यज्ञपतिं यज्ञपतिं गच्छ गच्छ यज्ञपतिं गच्छ गच्छ यज्ञपतिं गच्छ गच्छ यज्ञपतिं गच्छ यज्ञपतिं गच्छ गच्छ यज्ञपतिं यज्ञपतिं गच्छेदिति गच्छ यज्ञपतिं यज्ञपतिं गच्छेति यज्ञपतिमिति यज्ञपतिम् गच्छेदिति गच्छ गच्छेत्याहाहेति गच्छ गच्छेत्याह इत्याहाहेदीत्याह यज्ञपतिं यज्ञपतिमाहेदीत्याह यज्ञपतिम् आह यज्ञपतिं यज्ञपतिमाहाह यज्ञपतिमेवैव यज्ञपतिमाहाह यज्ञपतिमेव यज्ञपतिमेवैव यज्ञपतिं यज्ञपतिमेवैनमेनमेव यज्ञपतिं यज्ञपतिमेवैनम् यज्ञपतिमिति यज्ञापतिम् एवैनमेनमेवैवैनम् गमयति गमयत्येनमेवैवैनम् गमयति एनम् गमयति गमयत्येनमेनम् गमयति स्वाकुस्वाम् गमयत्येनमेनम् गमयति स्वाम् गमयति स्वाकुस्वाम् गमयति गमयति स्वायोनियोनिगुस्वाम् गमयति गमयति स्वायोनिम् स्वायोनियोनिगुस्वाकुस्वायोनिङ्गच्छगच्छयोनिगुस्वाकुस्वायोनिङ्गच्छ योनिङ्गच्छगच्छयोनियोनिङ्गच्छेदीति गच्छयोनियोनिङ्गच्छेति गच्छेदीति गच्छ गच्छेत्याहाहेति गच्छ गच्छेत्याह इत्याहाहेदीत्याह स्वाकुस्वामाहेदीत्याह स्वाम् आह स्वाकुस्वामाहाः स्वामेवैव स्वामाहाः स्वामेव स्वामेवैव स्वाकुस्वामेवैनमेनमेव स्वाकुस्वामेवैनम् एवैनमेनमेवैवैनय्यो निञ्जोनिमेनमेवैवैनय्योनिम् एनञ्जोनिञ्जोनिमेनमेनय्योनिङ्गमयति गमयति योनिमेनमेनञ्जोनिङ्गमयति योनिङ्गमयति गमयति यो निञ्जोनिङ्गमयत्येष एष गमयति यो निञ्जोनिङ्गमयत्येषः गमयत्येष एष गमयति गमयत्येष ते त एष गमयति गमयत्येष ते एषते त एष ते यज्ञो यज्ञस्त एष एषते यज्ञः ते यज्ञो यज्ञस्ते ते यज्ञो यज्ञपदे यज्ञपदे यज्ञस्ते ते यज्ञो यज्ञपदे यज्ञो यज्ञपदे यज्ञपदे यज्ञो यज्ञो यज्ञपदे सहसोक्तवाकः सहसोक्तवाको यज्ञपदे यज्ञो यज्ञो यज्ञपदे सहसोक्तवाकः यज्ञपदे सहसोक्तवाकः सहसोक्तवाको यज्ञपदे यज्ञपदे सहसोक्तवाकः सुवीरः सुवीरः सहसोक्तवाको यज्ञपदे यज्ञपदे सहसोक्तवाकः सुवीर यज्ञपद इति यज्ञपते सहसोक्तवाकः सुवीरः सुवीरः सहसोक्तवाकः सहसोक्तवाकः सुवीर इति सुवीरः सहसोक्तवाकः सहसोक्तवाकः सुवीर इति सहसोक्तवाक इति सहसोक्तवाकः सुवीर इति सुवीरः सुवीर इत्याह हेतु सुवीरः सुवीर इत्याह सुवीर इति सुवीरः इत्याह हेतीत्याह यजमाने यजमान आहेतीत्याह यजमाने आह यजमाने यजमान आहाह यजमान एवैव यजमान आहाह यजमान एव यजमान एवैव यजमाने यजमान एव वीर्यम् वीर्यमेव यजमाने यजमान एव वीर्यम् एव वीर्यम् वीर्यमेवैव वीर्यम् दधाति दधाति वीर्यमेवैव वीर्यम् दधाति वीर्यम् दधाति दधाति वीर्यम् वीर्यम् दधाति वासिष्ठो वासिष्ठो दधाति वीर्यम् वीर्यम् दधाति वासिष्ठः दधाति वासिष्ठो वासिष्ठो दधाति दधाति वासिष्ठोः वासिष्ठो दधाति दधाति वासिष्ठोः वासिष्ठोः वासिष्ठो वासिष्ठोः सात्यहव्यः सात्यहव्योः वासिष्ठो वासिष्ठोः सात्यहव्यः असात्यहव्यः सा आत्यहव्योः असात्यहव्यो देवभागम् देवभागपुंसा आत्यहव्योः असात्यहव्यो देवभागम् सात्यहव्यो देवभागम् देवभागपुंसा आत्यहव्यः सा आत्यहव्यो देवभागम् पप्रच्छ पप्रच्छ देवभागपुंसा आत्यहव्यः सा आत्यहव्यो देवभागम् पप्रच्छ सात्यहव्य इति सात्यहव्यः देवभागम् पप्रच्छ पप्रच्छ देवभागम् देवभागम् पप्रच्छ यद्यत् पप्रच्छ देवभागम् देवभागम् पप्रच्छ यत् देवभागमिति देवभागम् पप्रच्छ यद्यत् पप्रच्छ पप्रच्छ यत् सृञ्जयान् सृञ्जयान् यत् पप्रच्छ पप्रच्छ यत् सृञ्जयान् यत् सृञ्जयान् सृञ्जयान् यद्यत् सृञ्जयान् बहुयाजिनो बहुयाजिनः सृञ्जयान् यद्यत् सृञ्जयान् बहुयाजिनः सृञ्जयान् बहुयाजिनो बहुयाजिनः सृञ्जयान् सृञ्जयान् बहुयाजिनो ईयजो ईयजो बहुयाजिनः सृञ्जयान् सृञ्जयान् बहुयाजिनो ईयज बहुयाजिनो ईयजो ईयजो बहुयाजिनो बहुयाजिनो ईयजो यज्ञे यज्ञे ईयजो बहुयाजिनो बहुयाजिनो ईयजो यज्ञे बहुयाजिन इति बहुयाजिनः अयीयजो यज्ञे यज्ञे ईयजो ईयजो यज्ञे यज्ञं यज्ञं यज्ञे ईयजो ईयजो यज्ञे यज्ञम् यज्ञे यज्ञं यज्ञं यज्ञे यज्ञे यज्ञं प्रति प्रति यज्ञं यज्ञे यज्ञे यज्ञं प्रति यज्ञं प्रति प्रति यज्ञं यज्ञं प्रत्यधिष्ठिवा अधिष्ठिवा प्रति यज्ञं यज्ञं प्रत्यधिष्ठिवा प्रत्यधिष्ठिवा अधिष्ठिवा प्रति प्रत्यधिष्ठिवा यज्ञपता उ यज्ञपता प्रतिष्ठिपा प्रति प्रत्यधिष्ठिपा यज्ञपता उ प्रतिष्ठिपा यज्ञपता उ यज्ञपता प्रतिष्ठिपा अधिष्ठिपा यज्ञपता विदिति यज्ञपता प्रतिष्ठिपा अधिष्ठिपा यज्ञपता विदि यज्ञपता विदिति यज्ञपता यज्ञपता सस इति यज्ञपता उ यज्ञपता स यज्ञपता इति यज्ञ इति सस इति सह हस इति सह सह हससहोवाचो वाच हससहोवाच होवाचो वाचः होवाच यज्ञपतो यज्ञपतावुवाचः होवाच यज्ञपतो वाच यज्ञपतो यज्ञपतावुवाचो वाच यज्ञपताविति यज्ञपतावुवाचो वाच यज्ञपताविति यज्ञपताविति यज्ञपतो यज्ञपताविति सत्यात् सत्यादिति यज्ञपतो यज्ञपताविति सत्यात् यज्ञपताविति यज्ञापतो इति सत्यात् सत्यादिति सत्यात्वयि वै सत्यादिति सत्यात्वयि सत्याद्वै वै सत्यात् सत्यात्वै सृञ्जया सृञ्जया वै सत्यात् सत्यात्वै सृञ्जयाः वै सृञ्जया सृञ्जया वै वै सृञ्जयाः परा परा सृञ्जया वै वै सृञ्जयाः परा सृञ्जयाः परा परा सृञ्जया सृञ्जयाः पराबभूवर्पभोवः परा सृञ्जया सृञ्जयाः पराबभूवः पराबभूवर्पभोवः परा पराबभूवरितीति बभूवः परा पराबभूवरिति बभूवरितीति बभूवर्पभूवरितिः हेति बभूवर्पभूवरितिः इति हेदिति होवाचोवाच हेदिति होवाच होवाचोवाचः होवाच यज्ञे यज्ञ उवाचः होवाच यज्ञे उवाच यज्ञे यज्ञ उवाचोवाच यज्ञे वाव वाव यज्ञ उवाचोवाच यज्ञे वाव यज्ञे वाव वाव यज्ञे यज्ञे वाव यज्ञो यज्ञो वाव यज्ञे यज्ञे वाव यज्ञः वाव यज्ञो यज्ञो वाव वाव यज्ञः प्रतिष्ठाप्यः प्रतिष्ठाप्यो यज्ञो वाव वाव यज्ञः प्रतिष्ठाप्यः यज्ञः प्रतिष्ठाप्यः प्रतिष्ठाप्यो यज्ञो यज्ञः प्रतिष्ठाप्य आसीदासीत् प्रतिष्ठाप्यो यज्ञो यज्ञः प्रतिष्ठाप्य आसीत् प्रतिष्ठाप्य आसीदासीत् प्रतिष्ठाप्यः प्रतिष्ठाप्य आसीत् यजमानस्यजमानस्यासीत् प्रतिष्ठाप्यः प्रतिष्ठाप्य आसीत् यजमानस्य प्रतिष्ठाप्य इति प्रतिष्ठाप्यः आसीत् यजमानस्यजमानस्यासीदासीत् यजमानस्यापराभावाय पराभावाय यजमानस्यासीदासीत् यजमानस्यापराभावाय यजमानस्यापराभावाय पराभावाय यजमानस्य यजमानस्यापराभावायेतीत्यपराभावाय यजमानस्य यजमानस्यापराभावायेति अपराभावायेतीत्यपराभावाय पराभावायेति देवादेवा इत्यपराभावाय पराभावायेति देवाः अपराभावायेत्यपराभावाय इति देवादेवा इति देवा गातुविदो गातुविदो देवा इति देवा गातुविदः देवा गातुविदो गातुविदो देवा देवा गातुविदो गातुम् गातुम् गातुविदो देवा देवा गातुविदो गातुम् गातुविदो गातुम् गातुम् गातुविदो गातुविदो गातुम् वित्त्वा वित्त्वा गातुम् गातुविदो गातुविदो गातुम् वित्त्वा गातुविद इति गातुविदः गातुम् वित्त्वा वित्त्वा गातुम् गातुम् वित्त्वा गातुम् गातुम् वित्त्वा गातुम् गातुम् वित्त्वा गातुम् वित्त्वा गातुम् गातुम् वित्त्वा वित्त्वा गातुमितेत गातुम् वित्त्वा वित्त्वा गातुमित गातुमितेत गातुम् गातुमितेतीतीत गातुम् गातुमितेति इतेतीरीतेत्याह हेतीतेत्याह इत्याह हेतीत्याह यज्ञे यज्ञ आहेतीत्याह यज्ञे आह यज्ञे यज्ञ आहाह यज्ञ एवैव यज्ञ आहाह यज्ञ एव यज्ञ एवैव यज्ञे यज्ञ एव यज्ञम् यज्ञमेव यज्ञे यज्ञ एव यज्ञम् एव यज्ञम् यज्ञमेवैव यज्ञम् प्रतिप्रति यज्ञमेवैव यज्ञम् प्रति यज्ञम् प्रति प्रतियज्ञम् यज्ञम् प्रतिष्ठापयति स्थापयति प्रतियज्ञम् यज्ञम् प्रतिष्ठापयति प्रतिष्ठापयति स्थापयति प्रति प्रतिष्ठापयति यजमानस्य यजमानस्य स्थापयति प्रति प्रतिष्ठापयति यजमानस्य स्थापयति यजमानस्य यजमानस्य स्थापयति स्थापयति यजमानस्यापराभावाय पराभावाय यजमानस्य स्थापयति स्थापयति यजमानस्यापराभावाय यजमानस्यापराभावाय पराभावाय यजमानस्य यजमानस्यापराभावाय अपराभावायेत्यपराभावाय अपभृथयजोगुंषिजुहोतिजुहोत्यमभृथयजोगुंषिजुहोति यद्यद्युहोत्यमभृथयजोगुंषिजुहोतयद्यद्युहोत्यमभृथ यजोगुंषि जुहोति यद्यद्युहोतिजुहोति यदेवैव यद्युहोतिजुहोति यदेव यदेवैव यद्यदेवार्वाचीनमर्वाचीनमेव यद्यदेवार्वाचीनम् एवार्वाचीनमर्वाचीनमेवैवार्वाचीनमेकहायनादेकहायनादर्वाचीनमेवैवार्वाचीनमेकहायनात् अर्वाचीनमेकहायनादेकहायनादर्वाचीनमर्वाचीनमेकहायनादेन एन एकहायनादर्वाचीनमर्वाचीनमेकहायनादेन एकहायनादेन एन एकहायनादेकहायनादेन करोति करोत्येन एकहायनादेकहायनादेन करोति एकहायनादित्येकहायनात् एनः करोति करोत्येन एनः करोति तत्तत्करोत्येन एनः करोति तत् करोति तत्तत्करोति करोति तदेवैव तत्करोति करोति तदेव तदेवैव दत्तदेवतैस्तैरेव दत्तदेवतैः देवतैस्तैरेवैवतैरवावतैरेवैव तैरव तैरवावतैस्तैरव यजते यजते वतैस्तैरव यजते अवयजते यजते वावयजते पोपो यजते वावयजतेपः यजते पोपो यजते यजते पोमभृथमवभृथमपो यजते यजते पोमभृथम् अपोमभृथमवभृथमपोमभृथमवावावभृथमपोमभृथमव अवभृथमवावावभृथमवभृथमवैत्येत्यवावभृथमवभृथमवैति अवभृथमित्यवाभृथम् अवैत्येत्यवावैत्यप्स्वा अप्स्वेत्यवावैत्यप्सु एत्यप्स्वा अप्स्वेत्येत्यप्सु वै वा अप्स्वेत्येत्यप्सु वै अप्सु वै वा अप्स्वप्सु वै वरुणो वरुणो वा अप्स्वप्सु वै वरुणः अप्स्वित्यभूसु वै वरुणो वरुणो वै वै वरुणस्साक्षात् साक्षात् वरुणो वै वै वरुणस्साक्षात् वरुणस्साक्षात् साक्षात् वरुणो वरुणस्साक्षादेवैव साक्षात् वरुणो वरुणस्साक्षादेव साक्षादेवैव साक्षात् साक्षादेव वरुणम् वरुणमेव साक्षात् साक्षादेव वरुणम् साक्षादिति साक्षात् एव वरुणम् वरुणमेवैव वरुणमवावरुणमेवैव वरुणमव वरुणमवावरुणम् वरुणमव यजते यजते ववरुणम् वरुणमव यजते अवयजते यजते वावयजते वर्त्मना वर्त्मना यजते वावयजते वर्त्मना यजते वर्त्मना वर्त्मना यजते यजते वर्त्मना वै वै वर्त्मना यजते यजते वर्त्मना वै वर्त्मना वै वै वर्त्मना वर्त्मना वा अन्वित्यान्वित्य वै वर्त्मना वर्त्मना वा अन्वित्य वा अन्वित्यान्वित्य वै वा अन्वित्ययज्ञम् यज्ञमन्वित्य वै वा अन्वित्ययज्ञम् अन्वित्ययज्ञम् यज्ञमन्वित्यान्वित्ययज्ञगो रक्षागुंसि रक्षागुंसि यज्ञमन्वित्यान्वित्ययज्ञगो रक्षागुंसि अन्वित्येत्यनो इत्य यज्ञगो रक्षागुंसि रक्षागुंसि यज्ञम् यज्ञगो रक्षागुंसि दिघागुंसन्ति दिघागुंसन्ति रक्षागुंसि यज्ञम् यज्ञगो रक्षागुंसि दिघागुंसन्ति रक्षागुंसि दिघागुंसन्ति दिघागुंसन्ति रक्षागुंसि रक्षागुंसि दिघागुंसन्ति साम्ना साम्ना दिघागुंसन्ति रक्षागुंसि रक्षागुंसि दिघागुंसन्ति साम्ना जिघागुंसन्ति साम्ना साम्ना जिघागुंसन्ति जिघागुंसन्ति साम्ना अप्रस्तोता प्रस्तोता साम्ना जिघागुंसन्ति जिघागुंसन्ति साम्ना अप्रस्तोता साम्ना अप्रस्तोता प्रस्तोता साम्ना साम्ना अप्रस्तोतान्वै इत्यन्वैति प्रस्तोता साम्ना साम्ना अप्रस्तोतान्वैति प्रस्तोतान्ववै इत्यन्ववैति प्रस्तोता प्रस्तोतान्ववैति साम सामान्ववैति प्रस्तोता प्रस्तोतान्ववैति साम प्रस्तोतेति प्रास्तोता अन्ववैति साम सामान्ववै इत्यन्ववैति साम वै वै सामान्ववै इत्यन्ववैति साम वै अन्ववैतीत्यनु अवैति साम वै वै साम साम वैरक्षोः रक्षोः वै साम साम वैरक्षोः वैरक्षोः रक्षोः वै वैरक्षोः रक्षसागो रक्षसागो रक्षोः वै वैरक्षोः रक्षसाम् रक्षोः रक्षसागो रक्षसागो रक्षोः रक्षोः रक्षसामपहत्यापहत्यै रक्षसागो रक्षोः रक्षोः रक्षसामपहत्यै रक्षोहेति रक्षः रक्षसामपहत्यापहत्यै रक्षसागो रक्षसामपहत्यै त्रिस्त्रिरपहत्यै रक्षसागो रक्षसामपहत्यै त्रिः अपहत्यै त्रिस्त्रिरपहत्यापहत्यै त्रिर्निधनम् निधनम् त्रिरपहत्यापहत्यै त्रिर्निधनम् अपहत्या इत्यपाहत्यै त्रिर्निधनम् निधनम् त्रिस्त्रिर्निधनमुपोपनिधनम् त्रिस्त्रिर्निधनमुप निधनमुपोपनिधनम् निधनमुपै इत्येत्युपनिधनम् निधनमुपैति निधनमिति निधनम् उपै इत्येत्युपोपैति त्रयस्त्रय एत्युपोपैति त्रयः एति त्रयस्त्रय एत्येति त्रय इम इमे त्रय एत्येति त्रय इमे त्रय इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोकाः इमे लोका लोका इम इमे लोका एभ्य एभ्यो लोका इम इमे लोका एभ्यः लोका एभ्य एभ्यो लोका लोका एभ्य एवैवैभ्यो लोका लोका एभ्य एव एभ्य एवैवैभ्य एभ्य एव लोकेभ्यो लोकेभ्य एवैभ्य एभ्य एव लोकेभ्यः एव लोकेभ्यो लोकेभ्य एवैव लोकेभ्यो रक्षागुंसि रक्षागुंसि लोकेभ्य एवैव लोकेभ्यो रक्षागुंसि लोकेभ्यो रक्षागुंसि रक्षागुंसि लोकेभ्यो लोकेभ्यो रक्षागुस्य पापरक्षागुंसि लोकेभ्यो लोकेभ्यो रक्षागुस्य परक्षागुस्य पापरक्षागुंसि रक्षागुस्य पहन्ति हन्ति परक्षागुंसि रक्षागुस्य पहन्ति अपहन्ति हन्ति पापहन्ति पुरुषः पुरुषः पुरुषः पुरुषो हन्ति पापहन्ति पुरुषः पुरुषः हन्ति पुरुषः पुरुषः पुरुषः पुरुषो हन्ति हन्ति पुरुषः पुरुषो निधनम् निधनम् पुरुषः पुरुषो हन्ति हन्ति पुरुषः पुरुषो निधनम् पुरुषः पुरुष निधनम् पुरुषः निधनमुपोपनिधनम् निधनमुपनिधनम् निधनमुपैति निधनमिति निधनम् उपैत्येत्युपोपैति पुरुषः पुरुषः पुरुषः पुरुष एत्युपोपैति पुरुषः पुरुषः एति पुरुषः पुरुषः पुरुषः पुरुष एत्येति पुरुषः पुरुषो हि पुरुषः पुरुष एत्येति पुरुषः पुरुषो हि पुरुषः पुरुषो हि पुरुषः पुरुषः पुरुषः पुरुषो हि रक्षस्वी रक्षस्वीः पुरुषः पुरुषः पुरुषः पुरुषो हि रक्षस्वी पुरुषः पुरुष इति पुरुषः पुरुषः हिरक्षस्वी रक्षस्वीः हिरक्षस्वी रक्षसागो रक्षसागो रक्षस्वीः रक्षस्वी रक्षसाम् रक्षस्वी रक्षसागो रक्षसागो रक्षस्वी रक्षस्वी रक्षसामपहत्यापहत्ये रक्षसागो रक्षस्वी रक्षस्वी रक्षसामपहत्ये रक्षसामपहत्यापहत्ये रक्षसागो रक्षसामपहत्या उरुमुरुमपहत्ये रक्षसागो रक्षसामपहत्या उरुम् अपहत्या उरुमुरुमपहत्या अपहत्या उरुगूहि ह्युरुमपहत्या अपहत्या उरुगूहि अपहत्या इत्यपाहत्यैः उरुगुंहि ह्युरमुरुगुंहि राजा राजा ह्युरमुरुगुंहि राजा हि राजा राजा हि राजा वरुणो वरुणो राजा हि राजा वरुणः राजा वरुणो वरुणो राजा राजा वरुणश्चकार चकार वरुणो राजा राजा वरुणश्चकार वरुणश्चकार चकार वरुणो वरुणश्चकारेतीति चकार वरुणो वरुणश्चकारेति चकारेतीति चकार चकारेत्याह हेति चकार चकारेत्याह इत्याहाहेतीत्याह प्रतिष्ठित्यै प्रतिष्ठित्या आहेतीत्याह प्रतिष्ठित्यै आह प्रतिष्ठित्यै प्रतिष्ठित्या आहाः प्रतिष्ठित्यै शतकं शतम् प्रतिष्ठित्या आहाः प्रतिष्ठित्यै शतम् प्रतिष्ठित्यै शतकं शतम् प्रतिष्ठित्यै प्रतिष्ठित्यै शतम् देते शतम् प्रतिष्ठित्यै प्रतिष्ठित्यै शतम् देते प्रतिष्ठित्या इति प्रतिष्ठित्यै शतम् देते शतकं शतम् दे राजन् राजन्ते शतकं शतम् दे राजन् ते राजन् राजन्ते ते राजन् भिषजो भिषजो राजन्ते ते राजन् भिषजः राजन् भिषजो भिषजो राजन् राजन् भिषजः सहस्रकं सहस्रम् भिषजो राजन् राजन् भिषजः सहस्रम् भिषजः सहस्रकं सहस्रम् भिषजो भिषजः सहस्रमितीति सहस्रम् भिषजो भिषजः सहस्रमिति सहस्रमितीति सहस्रकं सहस्रमित्याहाहेति सहस्रकं सहस्रमित्याह इत्याहाहेतीत्याह भेषजम् भेषजमाहेतीत्याह भेषजम् आह भेषजम् भेषजमाहाः भेषजमेवैव भेषजमाहाः भेषजमेव भेषजमेवैव भेषजम् भेषजमेवास्मास्मा एव भेषजम् भेषजमेवास्मै एवास्मास्मा एवैवास्मै करोति करोत्यस्मा एवैवास्मै करोति अस्मै करोति करोत्यस्मा अस्मै करोत्यभिष्ठितोऽभिष्ठितम् करोत्यस्मा अस्मै करोत्यभिष्ठितः करोत्यभिष्ठितोऽभिष्ठितः करोति करोत्यभिष्ठितो वर्णस्य वर्णस्याभिष्ठितः करोति करोत्यभिष्ठितो वर्णस्य अभिष्ठितो वर्णस्य वर्णस्याभिष्ठितोऽभिष्ठितो वर्णस्य पाशः पाशो वर्णस्याभिष्ठितोऽभिष्ठितो वर्णस्य पाशः अभिष्ठित इत्यभिस्थितः वर्णस्य पाशः पाशो वर्णस्य वर्णस्य पाश इति पाशो वर्णस्य वर्णस्य पाश इति पाश इति पाशः पाश इत्याहाहेति पाशः पाश इत्याह इत्याहाहेदीत्याह वर्णपाशम् वर्णपाशमाहेदीत्याह वर्णपाशम् आह वर्णपाशम् वर्णपाशमाहाः वर्णपाशमेवैव वर्णपाशमाहाः वर्णपाशमेव वर्णपाशमेवैव वर्णपाशम् वर्णपाशमेवाभ्या अभ्येव वर्णपाशम् वर्णपाशमेवाभि वर्णपाशमिति वर्णपाशम् एवाभ्या अभ्येवैवाभितिष्ठति तिष्ठत्यभ्येवैवाभितिष्ठति अभितिष्ठति तिष्ठत्यभ्यभितिष्ठति बर्हिर्बर्हिस्तिष्ठत्यभ्यभितिष्ठति बर्हिः तिष्ठति बर्हिर्बर्हिस्तिष्ठति तिष्ठति बर्हिरभ्यभि बर्हिस्तिष्ठति तिष्ठति बर्हिरभि बर्हिरभ्यभि बर्हिर्बर्हिरभिजुहोति जुहोत्यभि बर्हिर्बर्हिरभिजुहोति अभिजुहोति जुहोत्यभ्यभिजुहोत्याहुतीनामाहुतीनाम् जुहोत्यभ्यभिजुहोत्याहुतीनाम् जुहोत्याहुतीनामाहुतीनाम् जुहोति जुहोत्याहुतीनाम् प्रतिष्ठित्यै प्रतिष्ठित्या आहुतीनाम् जुहोति जुहोत्याहुतीनाम् प्रतिष्ठित्यै आहुतीनाम् प्रतिष्ठित्यै प्रतिष्ठित्या आहुतीनामाहुतीनाम् प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या आहुतीनामाहुतीनाम् प्रतिष्ठित्या अथो आहुतीनामित्याहुतीनाम् प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो अग्निवत्यग्निवत्यथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो अग्निवति प्रतिष्ठित्या इति प्रतिष्ठित्यै अथो अग्निवत्यग्निवत्यथो अथो अग्निवत्येवैवाग्निवत्यथो अथो अग्निवत्येव अथो इत्यथो अग्निवत्येवैवाग्निवत्यग्निवत्येव जुहोति जुहोत्येवाग्निवत्यग्निवत्येव जुहोति अग्निवतीत्यग्निवति एव जुहोति जुहोत्येवैव जुहोत्यपबर्हिषोपबर्हिषो जुहोत्येवैव जुहोत्यपबर्हिषः जुहोत्यपबर्हिषोपबर्हिषो जुहोति जुहोत्यपबर्हिषः प्रयाजान् प्रयाजानपबर्हिषो जुहोति जुहोत्यपबर्हिषः प्रयाजान् अपबर्हिषः प्रयाजान् प्रयाजानपबर्हिषोपबर्हिषः प्रयाजान यजति यजति प्रयाजानपबर्हिषोपबर्हिषः प्रयाजान यजति अपबर्हिष इत्यपबर्हिषः प्रयाजान यजति यजति प्रयाजान् प्रयाजान यजति प्रजाः प्रजा यजति प्रयाजान् प्रयाजान यजति प्रजाः प्रजाजानिति प्रायाजान् यजति प्रजाः प्रजा यजति यजति प्रजा वै वै प्रजा यजति यजति प्रजा वै प्रजा वै वै प्रजाः प्रजा वै बर्हिर्बर्हिर्वै प्रजाः प्रजा वै बर्हिः प्रजा इति प्राजाः वै बर्हिर्बर्हिर्वै वै बर्हिः प्रजाः प्रजा बर्हिर्वै वै बर्हिः प्रजाः बर्हिः प्रजाः प्रजा बर्हिर्बर्हिः प्रजा एवैव प्रजा बर्हिर्बर्हिः प्रजा एव प्रजा एवैव प्रजाः प्रजा एव वर्णपाशात् वर्णपाशादेव प्रजाः प्रजा एव वर्णपाशात् प्रजा इति प्राजाः एव वर्णपाशात् वर्णपाशादेवैव वर्णपाशान्मुञ्चति मुञ्चति वर्णपाशादेवैव वर्णपाशान्मुञ्चति वर्णपाशान्मुञ्चति मुञ्चति वर्णपाशात् वर्णपाशान्मुञ्चत्याज्य भागावाच्य भागौ मुञ्चति वर्णपाशात् वर्णपाशान्मुञ्चत्याज्य भागौ वरुणपाशादिति वरुणपाशात् मुञ्चत्याज्य भागावाच्य भागौ मुञ्चति मुञ्चत्याज्य भागौ यजति यदत्याज्य भागौ मुञ्चति मुञ्चत्याज्य भागौ यजति आज्य भागौ यजति यदत्याज्य भागावाच्य भागौ यजति यज्ञस्य यज्ञस्य यदत्याज्य भागावाच्य भागौ यजति यज्ञस्य आज्य भागामित्याज्य भागौ यजति यज्ञस्य यज्ञस्य यजति यजति यज्ञस्यैवैव यज्ञस्य यजति यजति यज्ञस्यैव यज्ञस्यैवैव यज्ञस्य यज्ञस्यैव चक्षुषी चक्षुषी एव यज्ञस्य यज्ञस्यैव चक्षुषी एव चक्षुषी चक्षुषी एवैव चक्षुषी न चक्षुषी एवैव चक्षुषी न चक्षुषी न चक्षुषी चक्षुषीनान्तरन्तर्न चक्षुषी चक्षुषीनान्तः चक्षुषी इति चक्षुषी नान्तरन्तर्ननान्तरे चेत्यन्तर्ननान्तरेति अन्तरे चेत्यन्तरन्तरेति वरुणम् वरुणमेत्यन्तरन्तरेति वरुणम् एति वरुणम् वरुणमेत्येति वरुणम् यजति यजति वरुणमेत्येति वरुणम् यजति वरुणम् यजति यजति वरुणम् वरुणम् यजति वर्णपाशात् वर्णपाशाद् यजति वरुणम् वरुणम् यजति वर्णपाशात् यजति वर्णपाशात् वर्णपाशाद् यजति यजति वर्णपाशादेवैव वर्णपाशाद् यजति यजति वर्णपाशादेव वर्णपाशादेवैव वर्णपाशात् वर्णपाशादेवैनमेनमेव वर्णपाशात् वर्णपाशादेवैनम् वर्णपाशादिति वर्णपाशात् एवैनमेनमेवैवैनम् मुञ्चति मुञ्चत्येनमेवैवैनम् मुञ्चति एनम् मुञ्चति मुञ्चत्येनमेनम् मुञ्चत्यग्निवरुणावग्निवरुणौ मुञ्चत्येनमेनम् मुञ्चत्यग्निवरुणौ मुञ्चत्यग्निवरुणावग्निवरुणौ मुञ्चति मुञ्चत्यग्निवरुणौ यजति यजत्यग्निवरुणौ मुञ्चति मुञ्चत्यग्निवरुणौ यजति अग्निवरुणौ यजति यजत्यग्निवरुणावग्निवरुणौ यजति साक्षात् साक्षात् यजत्यग्निवरुणावग्निवरुणौ यजति साक्षात् अग्निवरुणावित्यग्निवरुणौ यजति साक्षात् साक्षात् यजति यजति साक्षादेवैव साक्षाद् यजति यजति साक्षादेव साक्षादेवैव साक्षात् साक्षादेवैनमेनमेव साक्षात् साक्षादेवैनम् साक्षादिति साक्षात् एवैनमेनमेवैवैनम् वर्णभाषात् वर्णभाषादेनमेवैवैनम् वर्णभाषात् एनम् वर्णभाषात् वर्णभाषादेनमेनम् वर्णभाषान्मुञ्चति मुञ्चति वर्णभाषादेनमेनम् वर्णभाषान्मुञ्चति वर्णभाषान्मुञ्चति मुञ्चति वर्णभाषात् वर्णभाषान्मुञ्चत्यपबर्हिषापबर्हिषो मुञ्चति वर्णभाषात् वर्णभाषान्मुञ्चत्यपबर्हिषो वर्णभाषादिति वर्णपाशात् मुञ्चत्यपबर्हिषापबर्हिषो मुञ्चति मुञ्चत्यपबर्हिषावनो याजावनो याजापबर्हिषो मुञ्चति मुञ्चत्यपबर्हिषावनो याजौ अपबर्हिषावनो याजावनो याजापबर्हिषापबर्हिषावनो याजौ यजति यजत्यनो याजापबर्हिषापबर्हिषावनो याजौ यजति अपबर्हिषावित्यपबर्हिषौ अनो याजौ यजति यजत्यनो याजावनो याजौ यजति प्रजाः प्रजा यजत्यनो याजावनो याजौ यजति प्रजाः अनुयाजा वित्यनुयाजौ यजति प्रजाः प्रजा यजति यजति प्रजा वै वै प्रजा यजति यजति प्रजा वै प्रजा वै वै प्रजाः प्रजा वै बलिहर्बलिहर्वै प्रजाः प्रजा वै बलिः प्रजा इति प्राजाः वै बलिहर्बलिहर्वै वै बलिः प्रजाः प्रजा बलिहर्वै वै बलिः प्रजाः बलिः प्रजाः प्रजा बलिहर्बलिः प्रजा एवैव प्रजा बलिहर्बलिः प्रजा एव प्रजा एवैव प्रजाः प्रजा एव वर्णभाषात् वर्णभाषादेव प्रजाः प्रजा एव वर्णभाषात् प्रजा इति प्राजाः एव वर्णभाषात् वर्णभाषादेवैव वर्णभाषान्मुञ्चति मुञ्चति वर्णभाषादेवैव वर्णभाषान्मुञ्चति वर्णभाषान्मुञ्चति मुञ्चति वर्णभाषात् वर्णभाषान्मुञ्चति चतुरश्चतुरो मुञ्चति वर्णभाषात् वर्णभाषान्मुञ्चति चतुरः वर्णभाषादिति वर्णभाषात् मुञ्चति चतुरश्चतुरो मुञ्चति मुञ्चति चतुरः प्रयाजान् प्रयाजागुश्चतुरो मुञ्चति मुञ्चति चतुरः प्रयाजान् चतुरः प्रयाजान् प्रयाजागुश्चतुरश्चतुरः प्रयाजान यजति यजति प्रयाजागुश्चतुरश्चतुरः प्रयाजान यजति प्रयाजान यजति यजति प्रयाजान् प्रयाजान यजति द्वौ द्वौ यजति प्रयाजान् प्रयाजान यजति द्वौ प्रयाजानिति प्रायाजान् यजति द्वौ द्वौ यजति यजति द्वावनो याजावनो याजौ द्वौ यजति यजति द्वावनो याजौ द्वावनो याजावनो याजौ द्वौ द्वावनो याजौ षट्षडनो याजौ द्वौ द्वावनो याजौ षट् अनु याजौ षट्षडनो याजावनो याजौ षट् सगो सगो षडनो याजावनो याजौ षट्सम् अनु याजा वित्यनु याजौ षट् सगो सगो षट् षट् सम्पद्यन्ते पद्यन्ते सगो षट् षट् सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सगो सम्पद्यन्ते षट् षट् पद्यन्ते सगो सम्पद्यन्ते षट् पद्यन्ते षट् षट् पद्यन्ते पद्यन्ते षट्वै वै षट् पद्यन्ते पद्यन्ते षट्वै षट्वै वै षट् षट्वा अर्धव अर्धवो वै षट् षट्वा अर्धवः वा अर्धव अर्धवो वै वा अर्धव अर्धश्रुतश्रुतवो वै वा अर्धव अर्धुषु अर्धव अर्धश्रुतश्रुतव अर्धव अर्धश्वेवै वर्तश्रुतव अर्धव अर्धश्वेव अर्धश्वेवै वर्तश्रुतश्वेव प्रतिप्रत्येवर्तश्रुतश्वेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठति तिष्ठति प्रत्येवैव प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठति शमभृथापभृतिष्ठति प्रति प्रतिष्ठत्यवभृथ तिष्ठत्यवभृथापभृतिष्ठति तिष्ठत्यवभृथनिचङ्कुणनिचङ्कुणावभृथतिष्ठति तिष्ठत्यवभृथनिचङ्कुण अवभृथनिचङ्कुणनिचङ्कुणावभृथावभृथनिचङ्कुणेति निचङ्कुणावभृथावभृथनिचङ्कुणेति अवभृथेत्यवभृथ निचङ्कुणेतीति निचङ्कुणनिचङ्कुणेत्याहाहेति निचङ्कुणनिचङ्कुणेत्याह निचङ्कुणेति निचङ्कुण इत्याहाहेदीत्याह यथोदितम् यथोदितमाहेदीत्याह यथोदितम् आह यथोदितम् यथोदितमाहाह यथोदितमेवैव यथोदितमाहाह यथोदितमेव यथोदितमेवैव यथोदितम् यथोदितमेव वरुणम् वरुणमेव यथोदितम् यथोदितमेव वरुणम् यथोदितमिति यथा उदितम् एव वरुणम् वरुणमेवैव वरुणमवावरुणमेवैव वरुणमव वरुणमवावरुणम् वरुणमवयजते यजते ववरुणम् वरुणमवयजते अवयजते यजते वावयजते समुद्रे समुद्रे यजते वावयजते समुद्रे यजते समुद्रे समुद्रे यजते यजते समुद्रे ते समुद्रे यजते यजते समुद्रे ते समुद्रे ते समुद्रे समुद्रे ते हृदयगो हृदयम् ते समुद्रे समुद्रे ते हृदयम् ते हृदयगो हृदयन्ते ते हृदयमप्सोप्सु हृदयन्ते ते हृदयमप्सु हृदयमप्सोप्सु हृदयगो हृदयमप्स्वन्तरन्तरप्सु हृदयगो हृदयमप्स्वन्तः अप्स्वन्तरन्तरप्स्वा अप्स्वन्तरितीत्यन्तरप्स्वा अप्स्वन्तरिति अंसरित्यपोसु अन्तरितीत्यन्तरन्तरित्याहाहेत्यन्तरन्तरित्याह इत्याहाहेदीत्याह समुद्रे समुद्र आहेदीत्याह समुद्रे आह समुद्रे समुद्र आहाः समुद्रेः समुद्र आहाः समुद्रेः समुद्रेः समुद्रे समुद्रे ह्यन्तरन्तरिः समुद्रे समुद्रे ह्यन्तः ह्यन्तरन्तरिः ह्यन्तर्वरुणो वरुणोऽन्तरिः ह्यन्तर्वरुणः अन्तर्वरुणो वरुणान्तरन्तर्वरुणः सगुंसं वरुणान्तरन्तर्वरुणस्सं वरुणस्सगुंसं वरुणो वरुणस्सन्त्वा त्वा संवरुणो वरुणस्सन्त्वा सन्त्वा त्वा सगुंसन्त्वा विशन्तु विशन्तु त्वा सगुंसन्त्वा विशन्तु त्वा विशन्तु विशन्तुत्वा त्वा विशन्तोषधेरोषधेर्विशन्तुत्वा त्वा विशन्तोषधीः विशङ्कोषधेरोषधेर्विशन्तु विशङ्कोषधीरुतौषधेर्विशन्तु विशङ्कोषधीरुत ओषधेरुतौषधेरोषधेरुताप आप उतौषधेरोषधेरुतापः उताप आप उतोताप इतीत्याप उतोताप इति आप इतीत्याप आप इत्याहाहेत्याप आप इत्याह इत्याहाहेदीत्याहाद्भिरद्भिराहेदीत्याहाद्भिः आहाद्धिरद्धिराः हाद्धिरेवैवाद्धिराः हाद्धिरेव अद्धिरेवैवाद्धिरद्धिरेवैनमेनमेवाद्धिरद्धिरेवैनम् अद्धिरित्यदोभिः एवैनमेनमेवैवैनमोषधीभिरोषधीभिरेनमेवैवैनमोषधीभिरेनमोषधीभिरोषधीभिरेनमेनमोषधीभिः संयञ्चकोषधीभिरेनमेनमोषधीभिस्संयञ्चमोषधीभिरेनमेनमोषधीभिस्संयञ्चम् दधाति दधाति संयञ्चमोषधीभिरोषधीभिस्संयञ्चम् दधाति ओषधीभिरित्योषधीभिः संयञ्चम् दधाति दधाति संयञ्चको संयञ्चम् दधाति देवीर्देवीर्दधाति संयञ्चको संयञ्चम् दधाति देवीः दधाति देवीर्देवीर्दधाति दधाति देवीराप आपो देवीर्दधाति दधाति देवीरापः देवीराप आपो देवीर्देवीराप एष एष आपो देवीर्देवीराप एषः आप एष एष आप आप एषवोप एष आप आप एषवः एषवोप एष एष भोगर्भोगर्भोप एष एष भोगर्भः भोगर्भो गर्भो वो वो गर्भ इति जगद्भो वो वो गर्भ इति गर्भ इति जगद्भो गर्भ इत्याहाहेति गर्भो गर्भ इत्याह इत्याहाहेतीत्याह यथा यजुर्यथा यजुराहेतीत्याह यथा यजुः आह यथा यजुर्यथा यजुराहाः यथा यजुरेवैव यथा यजुराहाः यथा यजुरेव यथा यजुरेवैव यथा यजुर्यथा यजुरेवैतदेतदेव यथा यजुर्यथा यजुरेवैतत् यथा यजुरिति यथा यजुः एवैतदेतदेवैवैतत्पशवः पशव एतदेवैवैतत्पशवः यद्भिन्दूनाम् भिन्दूनाम् यद्यद्भिन्दूनाम् भक्षयेद्भिन्दूनाम् यद्यद्भिन्दूनाम् भक्षयेत् भिन्दूनाम् भक्षयेद्भिन्दूनाम् भिन्दूनाम् भक्षयेत् पशुमान् पशुमान् भक्षयेद्भिन्दूनाम् भिन्दूनाम् भक्षयेत् पशुमान् भक्षयेत् पशुमान् पशुमान् भक्षयेद्भक्षयेत् पशुमान् स्यात् स्यात् पशुमान् भक्षयेद्भक्षयेत् पशुमान् स्यात् पशुमान् स्यात् स्यात् पशुमान् पशुमान् स्याद्वरुणो वरुणः स्यात् पशुमान् पशुमान् स्याद्वरुणः पशुमानिति पशुमान् स्याद्वरुणो वरुणः स्यात् स्याद्वरुणस्तुतु वरुणः स्यात् स्याद्वरुणस्तु वरुणस्तुतु वरुणो वरुणस्त्वेन मे नन्तु वरुणो वरुणस्त्वेनम् त्वेन मे नन्तुत्वेनम् गृह्णीयात् गृह्णीयादेनन्तुत्वेनम् गृह्णीयात् एनम् गृह्णीयात् गृह्णीयादेनमेनम् गृह्णीयाद्यद्यद्गृह्णीयादेनमेनम् गृह्णीयाद्यत् गृह्णीयाद्यद्यद्गृह्णीयात् गृह्णीयाद्यन्न यद्गृह्णीयात् गृह्णीयाद्यन्न यन्न यद्यन्न भक्षयेद्भक्षयेन्न यद्यन्न भक्षयेत् न भक्षयेद्भक्षयेन्न भक्षयेद पशुरपशुर्भक्षयेन्न भक्षयेद पशुः भक्षयेद पशुरपशुर्भक्षयेद्भक्षयेद पशुस्यात् स्याद पशुर्भक्षयेद्भक्षयेद पशुस्यात् अपशुस्यात् स्याद पशुरपशुस्यान्न स्याद पशुरपशुस्यान्न स्यान्न स्यात् स्यान्नैनमेनन्न स्यात् स्यान्नैनम् नैनमेनन्ननैनम् वरुणो वरुण एनन्ननैनम् वरुणः एनम् वरुणो वरुण एनमेनम् वरुणो गृह्णीयात् गृह्णीयात् वरुण एनमेनम् वरुणो गृह्णीयात् वरुणो गृह्णीयात् गृह्णीयाद्वरुणो वरुणो गृह्णीयादुपस्पृश्यमुपस्पृश्यम् गृह्णीयाद्वरुणो वरुणो गृह्णीयादुपस्पृश्यम् गृह्णीयादुपस्पृश्यमुपस्पृश्यम् गृह्णीयात् गृह्णीयादुपस्पृश्यमेवैवोपस्पृश्यम् गृह्णीयात् गृह्णीयादुपस्पृश्यमेव उपस्पृश्यमेवैवोपस्पृश्यमुपस्पृश्यमेव पशुमान् पशुमानेवोपस्पृश्यमुपस्पृश्यमेव पशुमान् उपस्पृश्यमित्युपास्पृश्यम् एव पशुमान् पशुमानेवैव पशुमान् भवति भवति पशुमानेवैव पशुमान् भवति पशुमान् भवति भवति पशुमान् पशुमान् भवति न भवति पशुमान् पशुमान् भवति न पशुमानिति पशुमान् भवति न भवति भवति नैनमेनन्न भवति भवति नैनम् नैनमेनन्न नैनम् वरुणो वरुण एनन्न नैनम् वरुणः एनम् वरुणो वरुण एनमेनम् वरुणो गृह्णाति गृह्णाति वरुण एनमेनम् वरुणो गृह्णाति वरुणो गृह्णाति गृह्णाति वरुणो वरुणो गृह्णाति प्रतियुतः प्रतियुतो गृह्णाति वरुणो वरुणो गृह्णाति प्रतियुतः गृह्णाति प्रतियुतः प्रतियुतो गृह्णाति गृह्णाति प्रतियुतो वरुणस्य वरुणस्य प्रतियुतो गृह्णाति गृह्णाति प्रतियुतो वरुणस्य प्रतियुतो वरुणस्य वरुणस्य प्रतियुतः प्रतियुतो वरुणस्य पाशः पाशो वरुणस्य प्रतियुतः प्रतियुतो वरुणस्य पाशः प्रतियुत इति प्रतियुतः वरुणस्य पाशः पाशो वरुणस्य वरुणस्य पाश इति दुपाशो वरुणस्य वरुणस्य पाश इति पाश इति दुपाशः पाश इत्याह हे दुपाशः पाश इत्याह इत्याहेति इत्याह वर्णपाशात् वर्णपाशादाहेति इत्याह वर्णपाशात् आहवर्णपाशात् वर्णपाशादाहाः वर्णपाशादेवैव वर्णपाशादाहाः वर्णपाशादेव वर्णपाशादेवैव वर्णपाशाद्वर्णपाशादेवयर्णिरेव वर्णपाशाद्वर्णपाशादेवनिः वर्णपाशादिति वर्णपाशात् एव निर्णिरेवैव निर्मुच्यते मुच्यते निरेवैव निर्मुच्यते निर्मुच्यते मुच्यते निर्निर्मुच्यते प्रदेक्षमप्रदेक्षम् मुच्यते निर्निर्मुच्यते प्रदेक्षम् मुच्यते प्रदेक्षमप्रदेक्षम् मुच्यते प्रदेक्षमाप्रदेक्षम् मुच्यते प्रदेक्षमा अप्रदेक्षमाप्रदेक्षमप्रदेक्षमायन्द्रियन्त्याप्रदेक्षमप्रदेक्षमायन्ति अप्रदेक्षमित्यप्रति ईक्षम् आयन्द्रियन्त्यायन्ति वरुणस्य वरुणस्य यन्त्यायन्ति वरुणस्य यन्त्यवर्णस्य वर्णस्य यन्त्रयन्ति वर्णस्यान्तर्हित्या अन्तर्हित्यै वर्णस्य यन्त्रयन्ति वर्णस्यान्तर्हित्यै वर्णस्यान्तर्हित्या अन्तर्हित्यै वर्णस्य वर्णस्यान्तर्हित्या एध एधोऽन्तर्हित्यै वर्णस्य वर्णस्यान्तर्हित्या एध अन्तर्हित्या एध एधोऽन्तर्हित्या अन्तर्हित्या एधो अस्यस्येधोऽन्तर्हित्या अन्तर्हित्या एधोऽसि अन्तर्हित्या इत्यन्तः हित्यै एधो अस्यस्येध एधो अस्येधि श्रीमह्येधि श्रीमह्यस्येध एधो अस्येधि श्रीमहि अस्येधि श्रीमह्येधि श्रीमह्यस्येधि श्रीमहीतिमह्यस्येधि श्रीमहीति एधि श्रीमहीतीत्येधि श्रीमह्येधि श्रीमहीत्याह हेत्येधि श्रीमह्येधि श्रीमहीत्याह इत्याह हेदीत्याह समिधा समिधा हेदीत्याह समिधा आह समिधा समिधाः समिधैवैव समिधाः समिधैव समिधैवैव समिधा समिधैवाग्निमग्निमेव समिधा समिधैवाग्निम् समिधेति संविधा एवाग्निमग्निमेवैवाग्निन्नमस्यन्तो नमस्यन्तोऽग्निमेवैवाग्निन्नमस्यन्तः अग्निन्नमस्यन्तो नमस्यन्तोऽग्निमग्निन्नमस्यन्त उपायन्त्युपायन्ति नमस्यन्तोऽग्निमग्निन्नमस्यन्त उपायन्ति नमस्यन्त उपायन्त्युपायन्ति नमस्यन्तो नमस्यन्त उपायन्ति तेजस्तेज उपायन्ति नमस्यन्तो नमस्यन्त उपायन्ति तेजः उपायन्ति तेजस्तेज उपायन्त्युपायन्ति तेजोऽस्यसि तेज उपायन्त्युपायन्ति तेजोऽसि उपायन्तीत्युपायन्ति तेजोऽस्यसि तेजस्तेजोऽसि तेजस्तेजोऽसि तेजस्तेजोऽसि तेजः असि तेजस्तेजोऽस्यसि तेजोमयि मयि तेजोऽस्यसि तेजोमयि तेजोमयि मयि तेजस्तेजोमयि धेहि धेहि मयि तेजस्तेजोमयि धेहि मयि धेहि धेहि मयि मयि धेहीतीति धेहि मयि मयि धेहीति देहीतीति धेहि धेहीत्याह हेति धेहि धेहीत्याह इत्याह हेति इत्याह तेजस्तेज आहेतीत्याह तेजः आह तेजस्तेज आहाह तेज एवैव तेज आहाह तेज एव तेज एवैव तेजस्तेज एवात्मन्नात्मन्नेव तेजस्तेज एवात्मन्न एवात्मन्नात्मन्नेवैवात्मन्धत्ते धत्त आत्मन्नेवैवात्मन्धत्ते आत्मन्धत्ते धत्त आत्मन्नात्मन्धत्ते धत्त इति धत्ते स्फेन वेदिम् वेदिग्गस्फेन स्फेन वेदिमुदद्वेदिग्गस्फेन स्फेन वेदिमुद् वेदिमुदद्वेदिम् वेदिमुद्धन्ति हन्त्युद्वेदिम् वेदिमुद्धन्ति रुद्धन्ति हन्त्युरुद्धन्तिरथाक्षेण रथाक्षेण हन्त्युरुद्धन्तिरथाक्षेण हन्तिरथाक्षेण रथाक्षेण हन्ति हन्तिरथाक्षेण विविरथाक्षेण हन्ति हन्तिरथाक्षेण वि रथाक्षेण विविरथाक्षेण रथाक्षेण विमीते मिमीते विरथाक्षेण रथाक्षेण विमीते रथाक्षेणेति रथाक्षेण विमीते विमीते विमीते योपयोगम् विमीते विमीते योगम् विमीते योपयोगम् विमीते विमीते योपम् विनोति विनोति योपम् विमीते विमीते योपम् विनोति योपम् विनोति विनोति योपयोगम् विनोति त्रिवृतम् त्रिवृतम् विनोति योपयोगम् विनोति त्रिवृतम् विनोति त्रिवृतम् त्रिवृतम् विनोति विनोति त्रिवृतमेवैव त्रिवृतम् विनोति विनोति त्रिवृतमेव त्रिवृतमेवैव त्रिवृतम् त्रिवृतमेव वज्रम् वज्रमेव त्रिवृतम् त्रिवृतमेव वज्रम् त्रिवृतमिति त्रिवृतम् एव वज्रम् वज्रमेवैव वज्रकं संहृत्य संहृत्य वज्रमेवैव वज्रकं संहृत्य वज्रकं संहृत्य संहृत्य वज्रम् वज्रकं संहृत्य भ्रातृव्याय भ्रातृव्याय संहृत्य वज्रम् वज्रकं संहृत्य भ्रातृव्याय संहृत्य भ्रातृव्याय भ्रातृव्याय संहृत्य संहृत्य भ्रातृव्याय प्रप्रभ्रातृव्याय संहृत्य संहृत्य भ्रातृव्याय प्र संहृत्येति संहृत्य भ्रातृव्याय प्रप्रभ्रातृव्याय भ्रातृव्याय प्रहरति हरति प्रभ्रातृव्याय भ्रातृव्याय प्रहरति प्रहरति हरति प्रप्रहरति स्तृत्यै स्तृत्यै हरति प्रप्रहरति स्तृत्यै हरति स्तृत्यै स्तृत्यै हरति हरति स्तृत्यै यद्यत् स्तृत्यै हरति हरति स्तृत्यै यत् स्तृत्यै यद्यत्स्तृत्यै स्तृत्यै यदन्तर्वेद्यन्तर्वेदि यत्स्तृत्यै स्तृत्यै यदन्तर्वेदि यदन्तर्वेद्यन्तर्वेद यद्यदन्तर्वेदिमि नयान्मिलयादन्तर्वेद यद्यदन्तर्वेदिमि नयात् अन्तर्वेदिमि नयान्मि नयादन्तर्वेद्यन्तर्वेदिमि नयाद्देवलोकम् देवलोकम् मिलयादन्तर्वेद्यन्तर्वेदिमि नयाद्देवलोकम् अन्तर्वेदीत्यन्तः वेदि मिलयाद्देवलोकम् देवलोकम् मिलयान्मिलयाद्देवलोकमभ्यभिदेवलोकम् मिलयान्मिलयाद्देवलोकमभि देवलोकमभ्यभिदेवलोकम् देवलोकमभिजयेज्जयेदभिदेवलोकम् देवलोकमभिजयेत् देवलोकमिति देवलोकम् अभिजयेज्जयेदभ्यभिजयेद्यद्यज्जयेदभ्यभिजयेद्यत् जयेद्यद्यज्जयेज्जयेद्यद्बहिर्वेदिबहिर्वेदि यज्जयेज्जयेद्यद्बहिर्वेदि यद्बहिर्वेदिबहिर्वेद यद्यद्बहिर्वेदि मनुष्यलोकम् मनुष्यलोकम् बहिर्वेद यद्यद्बहिर्वेदि मनुष्यलोकम् बहिर्वेदमनुष्यलोकम् मनुष्यलोकम् बहिर्वेदबहिर्वेदमनुष्यलोकम् वेद्यन्तस्य मनुष्यलोकम् बहिर्वेदबहिर्वेदमनुष्यलोकम् वेद्यन्तस्य बहिर्वेदीति बहिः वेदि मनुष्यलोकम् वेद्यन्तस्य वेद्यन्तस्य मनुष्यलोकम् मनुष्यलोकम् वेद्यन्तस्य सन्धौ सन्धौ वेद्यन्तस्य मनुष्यलोकम् मनुष्यलोकम् वेद्यन्तस्य सन्धौ मनुष्यलोकमिति मनुष्यलोकम् वेद्यन्तस्य सन्धौ सन्धौ वेद्यन्तस्य वेद्यन्तस्य सन्धौ मिनोति मिनोति सन्धौ वेद्यन्तस्य वेद्यन्तस्य सन्धौ मिनोति वेद्यन्तस्येति वेदि अन्तस्य सन्धौ मिनोति मिनोति सन्धौ सन्धौ मिनोत्यभयोर्भयोर्मिनोति सन्धौ सन्धौ मिनोत्यभयोः सन्धाविति सन्धौ मिनोत्यभयोर्भयोर्मिनोति मिनोत्यभयोर्लोकयोर्लोकयोर्भयोर्मिनोति मिनोत्यभयोर्लोकयोः उभयोर्लोकयोर्लोकयोर्भयोर्भयोर्लोकयोरभिजित्या उपरसंहितामुपरसंहितामभिजित्यै लोकयोर्लोकयोरभिजित्या उपरसंहिताम् अभिजित्या उपरसंहितामुपरसंहितामभिजित्या अभिजित्या उपरसंहितां मिनुयान् मिनुयात् उपरसंहितामभिजित्या अभिजित्या उपरसंहितां मिनुयात् उपरसंहितां मिनुयान् मिनुयादुपरसंहितामुपरसंहितां मिनुयात् पितृलोककामस्य पितृलोककामस्य मिनुयादुपरसंहितामुपरसंहितां मिनुयात् पितृलोककामस्य उपरसंहितामित्युपरसंहिताम् मिनुयात् पितृलोककामस्य पितृलोककामस्य मिनुयान् मिनुयात् पितृलोककामस्य दशनसंहितामोदशनसंहितां पितृलोककामस्य मिनुयान् मिनुयात् पितृलोककामस्य दशनसंहिताम् पितृलोककामस्य रशनसंहितागोरशनसंहितां पितृलोककामस्य पितृलोककामस्य रशनसंहितां मनुष्यलोककामस्य मनुष्यलोककामस्य रशनसंहितां पितृलोककामस्य पितृलोककामस्य रशनसंहितां मनुष्यलोककामस्य पितृलोककामस्येति पितृलोककामस्य रशनसंहितां मनुष्यलोककामस्य मनुष्यलोककामस्य रशनसंहितागोरशनसंहितां मनुष्यलोककामस्य दुशालसंहितां दुशालसंहितां मनुष्यलोककामस्य रशनसंहितागोरशनसंहितां मनुष्यलोककामस्य दुशालसंहितां रशनसंहितामिति रशनसंहिताम् मनुष्यलोककामस्य दुशालसंहितां चशालसंहितां मनुष्यलोककामस्य मनुष्यलोककामस्य चशालसंहितामिन्द्रियकामस्येन्द्रियकामस्य दुशालसंहितां मनुष्यलोककामस्य मनुष्यलोककामस्य दुशालसंहितामिन्द्रियकामस्य मनुष्यलोककामस्येति मनुष्यलोककामस्य चशालसंहितामिन्द्रियकामस्येन्द्रियकामस्य चशालसंहितां चशालसंहितामिन्द्रियकामस्य सर्वान् सर्वानिन्द्रियकामस्य चशालसंहितां चशालसंहितामिन्द्रियकामस्य सर्वान् चशालसंहितामिदुशालसंहिताम् इन्द्रियकामस्य सर्वान् सर्वानिन्द्रियकामस्येन्द्रियकामस्य सर्वान् समान् समान् सर्वानिन्द्रियकामस्येन्द्रियकामस्य सर्वान् समान् इन्द्रियकामस्येति इन्द्रियकामस्य सर्वान् समान् समान् सर्वान् सर्वान् समान् प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य समान् सर्वान् सर्वान् समान् प्रतिष्ठाकामस्य समान् प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य समान् समान् प्रतिष्ठाकामस्य ये ये प्रतिष्ठाकामस्य समान् समान् प्रतिष्ठाकामस्य ये प्रतिष्ठाकामस्य ये ये प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य ये त्रयस्त्रयो ये प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य ये त्रय प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य ये त्रयस्त्रयो ये ये त्रयो मध्यमा मध्यमास्त्रयो ये ये त्रयो मध्यमा त्रयो मध्यमा मध्यमास्त्रयस्त्रियो मध्यमास्तागुस्तान् मध्यमास्त्रयस्त्रियो मध्यमास्तान् मध्यमास्तागुस्तान् मध्यमा मध्यमास्तान् समान् समान्तान् मध्यमा मध्यमास्तान् समान् तान् समान् समान्तागुस्तान् समान् पशुकामस्य पशुकामस्य समान्तागुस्तान् समान् पशुकामस्य समान् पशुकामस्य पशुकामस्य समान् समान् पशुकामस्यैतानेतान् पशुकामस्य समान् समान् पशुकामस्यैतान् पशुकामस्यैतानेतान् पशुकामस्य पशुकामस्यैतान् वै वा एतान् पशुकामस्य पशुकामस्यैतान् वै पशुकामस्येति पशुकामस्य एतान् वै वा एतानेतान् वा अन्वर वा एतानेतान् वा अनु वान्वर वै वा अनुपशवः पशवोनु वै वा अनुपशवः अनुपशवः पशवोऽन्वनुपशव उपोपपशवोऽन्वनुपशव उप पशव उपोपपशवः पशव उपतिष्ठन्ते तिष्ठन्त उपपशवः पशव उपतिष्ठन्ते उपतिष्ठन्ते तिष्ठन्त उपोपतिष्ठन्ते पशुमान् पशुमान् तिष्ठन्त उपोपतिष्ठन्ते पशुमान् तिष्ठन्ते पशुमान् पशुमान् तिष्ठन्ते तिष्ठन्ते पशुमानेवैव पशुमान् तिष्ठन्ते तिष्ठन्ते पशुमानेव पशुमानेवैव पशुमान् पशुमानेव भवति भवत्येव पशुमान् पशुमानेव भवति पशुमानिति पशुमान् एव भवति भवत्येवैव भवति व्यतिषजेत् व्यतिषजेद्भवत्येवैव भवति व्यतिषजेत् भवति व्यतिषजेत् व्यतिषजेद्भवति भवति व्यतिषजेतरानितरान् व्यतिषजेद्भवति भवति व्यतिषजेतरान् व्यतिषजेतरानितरान् व्यतिषजेत् व्यतिषजेतरान् प्रजया प्रजयतरान् व्यतिषजेत् व्यतिषजेतरान् प्रजया व्यतिषजेदिति वि अतिषजेत् इतरान् प्रजया प्रजयेतरानितरान् प्रजयैवैव प्रजयेतरानितरान् प्रजयैव प्रजयैवैव प्रजया प्रजयैवैनमेनमेव प्रजया प्रजयैवैनम् प्रजयेति प्राजया एवैनमेनमेवैवैनम् पशुभिः पशुभिरेनमेवैवैनम् पशुभिः एनम् पशुभिः पशुभिरेनमेनम् पशुभिर्व्यतिषजति व्यतिषजति पशुभिरेनमेनम् पशुभिर्व्यतिषजति पशुभिर्व्यतिषजति व्यतिषजति पशुभिः पशुभिर्व्यतिषजति यय्यम् व्यतिषजति पशुभिः पशुभिर्व्यतिषजति यम् पशुभिरिति पशुभिः व्यतिषजति यय्यम् व्यतिषजति व्यतिषजति यम् कामयेत कामयेत यम् व्यतिषजति व्यतिषजति यम् कामयेत व्यतिषजतीति वि अतिषजति यम् कामयेत कामयेत यय्यम् कामयेत प्रमायुकम् प्रमायुकम् कामयेत यय्यम् कामयेत प्रमायुकः कामयेत प्रमायुकः प्रमायुकः कामयेत कामयेत प्रमायुकः स्यात् स्यात् प्रमायुकः कामयेत कामयेत प्रमायुकः स्यात् प्रमायुकः स्यात् स्यात् प्रमायुकः प्रमायुकः स्यादिति स्यात् प्रमायुकः प्रमायुकः स्यादिति प्रमायुक इति प्रमायुकः स्यादिति स्यात् स्यादिति गर्तमिदम् गर्तमिदमिति स्यात् स्यादिति गर्तमिदम् इति गर्तमिदम् गर्तमिदमिति गर्तमिदम् तस्य तस्य गर्तमिदमिति गर्तमिदम् तस्य गर्तमिदम् तस्य तस्य गर्तमिदम् गर्तमिदम् तस्य मिलयान् मिलयात् तस्य गर्तमिदम् गर्तमिदम् तस्य मिलयात् गर्तमिदमिति गर्तामिदम् तस्य मिनुयान् मिनुयात् तस्य तस्य मिनुयादुत्तरार्ध्यमुत्तरार्ध्यम् मिनुयात् तस्य तस्य मिनुयादुत्तरार्ध्यम् मिनुयादुत्तरार्ध्यमुत्तरार्ध्यम् मिनुयान् मिनुयादुत्तरार्ध्यम् वरिष्ठम् वरिष्ठमुत्तरार्ध्यम् मिनुयान् मिनुयादुत्तरार्ध्यम् वरिष्ठम् उत्तरार्ध्यम् वरिष्ठम् वरिष्ठमुत्तरार्ध्यमुत्तरार्ध्यम् वरिष्ठमथाथ वरिष्ठमुत्तरार्ध्यमुत्तरार्ध्यम् वरिष्ठमथ उत्तरार्ध्यमित्युत्तरा अर्ध्यम् वरिषिष्ठमथाथ वरिषिष्ठम् वरिषिष्ठमथ ह्रसीयागुंसग्रह्रसीयागुंसमथ वरिषिष्ठम् वरिषिष्ठमथ ह्रसीयागुंसम् अथ ह्रसीयागुंसग्रह्रसीयागुंसमथाथ ह्रसीयागुंसमेषैषा ह्रसीयागुंसमथाथ ह्रसीयागुंसमेषा ह्रसीयागुंसमेषैषा ह्रसीयागुंसग्रह्रसीयागुंसमेषा वै वा एषा ह्रसीयागुंसग्रह्रसीयागुंसमेषा वै एषा वै वा एषैषा वैगर्तमिद्गर्तमिद्वा एषैषा वैगर्तमिद् वैगर्तमिद्गर्तमिद्वै वैगर्तमिद्यस्य यस्य गर्तमिद्वै वैगर्तमिद्यस्य गर्तमिद्यस्य यस्य गर्तमिद्गर्तमिद्यस्यैवमेवैयस्य गर्तमिद्गर्तमिद्यस्यैवम् गर्तमिदि गर्तामिद् यस्यैवमेवैयस्य यस्यैवम् मिनोति मिनोत्येवम् यस्य यस्यैवम् मिनोति एवम् मिनोति मिनोत्येवमेवम् मिनोति तायुक्ताजिम् मिनोत्येवमेवम् मिनोति तायुक् मिनोति तायुक्ताजिम् मिनोति मिनोति तायुप्रप्रधाजिम् मिनोति मिनोति तायुप्र ताजक्प्रप्रदाजक् ताजक्प्रमीयते मीयते प्रदाजक् ताजक् प्रमीयते प्रमीयते मीयते प्रप्रमीयते दक्षिणार्ध्यम् दक्षिणार्ध्यम् मीयते प्रप्रमीयते दक्षिणार्ध्यम् मीयते दक्षिणार्ध्यम् दक्षिणार्ध्यम् मीयते मीयते दक्षिणार्ध्यम् वरिष्ठम् वरिष्ठम् दक्षिणार्ध्यम् मीयते मीयते दक्षिणार्ध्यम् वरिष्ठम् दक्षिणार्ध्यम् वरिष्ठम् वरिष्ठम् दक्षिणार्ध्यम् दक्षिणार्ध्यम् वरिष्ठम् मिलयान् मिलयात् वरिष्ठम् दक्षिणार्ध्यम् दक्षिणार्ध्यम् वरिष्ठम् मिलयात् दक्षिणार्ध्यमिति दक्षिणा अर्ध्यम् वरिष्ठम् मिनुयान् मिनुयात् वरिष्ठम् वरिष्ठम् मिनुयात् स्वर्गकामस्य स्वर्गकामस्य मिनुयात् वरिष्ठम् वरिष्ठम् मिनुयात् स्वर्गकामस्य मिनयात् स्वर्गकामस्य स्वर्गकामस्य मिनयान् मिनयात् स्वर्गकामस्याथाथ स्वर्गकामस्य मिनयान् मिनयात् स्वर्गकामस्याथ स्वर्गकामस्याथाथ स्वर्गकामस्य स्वर्गकामस्याथ हृसीयागुंसग्रहृसीयागुंसमथ स्वर्गकामस्य स्वर्गकामस्याथ हृसीयागुंसम् स्वर्गकामस्येति स्वर्गकामस्य आक्रमणमेवैवाक्रमणमाक्रमणमेव तत्तदेवाक्रमणमाक्रमणमेव तत् आक्रमणमित्याक्रमणम् एव तत्तदेवैव तत्सेतुपुंसेतुम् तदेवैव तत्सेतुम् तत्सेतुपुंसेतुम् तत्तत्सेतुङ्गितमानो यजमानश्चेतुम् तत्तत्सेतुङ्गितमानः सेतुङ्गितमानो यजमानश्चेतुपुंसेतुङ्गितमानः कुरुते कुरुते यजमानश्चेतुपुंसेतुङ्गितमानः कुरुते यजमानः कुरुते कुरुते यजमानो यजमानः कुरुते स्वर्गस्य स्वर्गस्य कुरुते यजमानो यजमानः कुरुते स्वर्गस्य कुरुते स्वर्गस्य स्वर्गस्य कुरुते कुरुते स्वर्गस्य लोकस्य लोकस्य स्वर्गस्य कुरुते कुरुते स्वर्गस्य लोकस्य स्वर्गस्य लोकस्य लोकस्य स्वर्गस्य स्वर्गस्य लोकस्य समष्टि समष्टि लोकस्य स्वर्गस्य स्वर्गस्य लोकस्य समष्टि स्वर्गस्येति स्वर्गस्य लोकस्य समष्टि समष्टि लोकस्य लोकस्य समष्टि यद्यत् समष्टि लोकस्य लोकस्य समष्टि यत् समष्टि यद्यत् समष्टि समष्टि यदेकस्मिन्नेकस्मिन् यत् समष्टि समष्टि यदेकस्मिन् समष्ट्या इति सम् अष्टि यदेकस्मिन्नेकस्मिन् यद्यदेकस्मिन् यूपे यूप एकस्मिन् यद्यदेकस्मिन् यूपे एकस्मिन् यूपे यूप एकस्मिन्नेकस्मिन् यूपे द्वे द्वे यूप एकस्मिन्नेकस्मिन् यूपे द्वे यूपे द्वे द्वे यूपे यूपे द्वे रशने रशने द्वे यूपे यूपे द्वे रशने द्वेदशने दशने द्वे द्वे दशने परव्ययति परव्ययति दशने द्वे द्वे दशने परव्ययति द्वे इति द्वे दशने परव्ययति परव्ययति दशने दशने परव्ययति तस्मात् परव्ययति दशने दशने परव्ययति तस्मात् दशने इति दशने परव्ययति तस्मात् तस्मात् परव्ययति परव्ययति तस्मादेक एकस्तस्मात् परव्ययति परव्ययति तस्मादेकः परव्ययति परव्ययति तस्मादेक एकस्तस्मात् तस्मादेको द्वे द्वे एकस्तस्मात् तस्मादेको द्वे एको द्वे द्वे एक एको द्वे जाये जाये द्वे एक एको द्वे जाये द्वे जाये जाये द्वे द्वे जाये विन्दते विन्दते जाये द्वे द्वे जाये विन्दते द्वे इति द्वे जाये विन्दते विन्दते जाये जाये विन्दते यद्यद्विन्दते जाये जाये विन्दते यद् जाये इति जाये विन्दते यद्यद्विन्दते विन्दते यन्नन यद्विन्दते विन्दते यन्न यन्नन यद्यन्नैकामे कान्न यद्यन्नैकाम् नैकामे कान्न नैकागोरशना गोरशना मे कान्न नैकागोरशनाम् एकागोरशना गोरशना मे कामे कागोरशनान्द्वयोर्द्वयोरशना मे कामे कागोरशनान्द्वयोः रशनान्द्वयोर्द्वयोरशना गोरशनान्द्वयोर्योपयोर्योपयोर्द्वयोरशना गोरशनान्द्वयोर्योपयोः योपयोर्योपयोर्द्वयोर्द्वयोर्योपयोः परिव्ययति परिव्ययति योपयोर्द्वयोर्द्वयोर्योपयोः परिव्ययति योपयोः परिव्ययति परिव्ययति योपयोर्योपयोः परिव्ययति तस्मात् तस्मात् परिव्ययति योपयोर्योपयोः परिव्ययति तस्मात् परिव्ययति तस्मात् तस्मात् परिव्ययति परिव्ययति तस्मान्न तस्मात् परिव्ययति परिव्ययति तस्मान्न परिव्ययतीति परिव्ययति तस्मान्न तस्मात् तस्मान्नैकैकान तस्मात् तस्मान्नैका नैकैकाननैका द्वौ द्वावेकाननैका द्वौ एका द्वौ द्वावेकैका द्वौपतिपते द्वावेकैका द्वौपती द्वौपतिपते द्वौ द्वौपती विन्दते विन्दते पते द्वौ द्वौपती विन्दते पति विन्दते विन्दते पति पति विन्दते यय्यं विन्दते पति पति विन्दतेयम् पति इति पति विन्दते यम् विन्दते विन्दते यम् कामयेत कामयेत यम् विन्दते विन्दते यम् कामयेत यम् कामयेत कामयेत यम् कामयेत स्त्री स्त्री कामयेत यम् कामयेत स्त्री कामयेत स्त्री स्त्री कामयेत कामयेत स्त्रियस्यास्य स्त्री कामयेत कामयेत स्त्रियस्य स्त्रियस्यास्य स्त्री स्त्रियस्य जायेत जायेतास्य स्त्री स्त्रियस्य जायेत अस्य जायेत जायेतास्यास्य जायेतेतीति जायेतास्यास्य जायेतेति जायेतेतीति जायेत जायेतेच्युपान्त उपान्त इति जायेत जायेतेच्युपान्ते इत्युपान्त उपान्त इति इत्युपान्ते तस्य तस्योपान्त इति इत्युपान्ते तस्य उपान्ते तस्य तस्योपान्त उपान्ते तस्य व्यतिषदेत् व्यतिषदेत् तस्योपान्त उपान्ते तस्य व्यतिषदेत् उपान्त इत्युपा अन्ते तस्य व्यतिषदेत् व्यतिषदेत् तस्य तस्य व्यतिषदेत् स्त्री स्त्री व्यतिषदेत् तस्य तस्य व्यतिषदेत् स्त्री व्यतिषदेत् स्त्री स्त्री व्यतिषदेत् व्यतिषदेत् स्त्रियवैव स्त्री व्यतिषदेत् व्यतिषदेत् स्त्रियव यतिषदेदिति अतिषदेत् स्त्रियैव स्त्री स्त्रियैवास्यास्यैव स्त्री स्त्रियैवास्य एवास्यास्यैवैवास्य जायते जायते स्यैवैवास्य जायते अस्य जायते जायते स्यास्य जायते यञ्जं जायते स्यास्य जायतेयम् जायते यञ्जं जायते जायतेयम् कामयेत कामयेत यञ्जायते जायतेयम् कामयेत यम् कामयेत कामयेत यञ्जं कामयेत पुमान् पुमान् कामयेत यञ्जं कामयेत पुमान् कामयेत पुमान् पुमान् कामयेत कामयेत पुमानस्यास्य पुमान् कामयेत कामयेत पुमानस्य पुमानस्यास्य पुमान् पुमानस्य जायेत जायेतास्य पुमान् पुमानस्य जायेत अस्य जायेत जायेतास्यास्य जायेतेतीति जायेतास्यास्य जायेतेति जायेतेतीति जायेत जायेतेत्यान्तमान्तमिति जायेत जायेतेत्यान्तम् इत्यान्तमान्तमितीत्यान्तम् तस्य तस्यान्तमितीत्यान्तम् तस्य आन्तम् तस्य तस्यान्तमान्तम् तस्य प्रप्रदस्यान्तमान्तम् तस्य प्र तस्यतमित्या अन्तम् तस्य प्रप्रदस्य तस्य प्रवेष्टयेत् वेष्टयेत् प्रदस्य तस्य प्रवेष्टयेत् प्रवेष्टयेद्वेष्टयेत् प्रप्रवेष्टयेत् पुमान् पुमान् वेष्टयेत् प्रप्रवेष्टयेत् पुमान् वेष्टयेत् पुमान् पुमान् वेष्टयेद्वेष्टयेत् पुमानेवैव पुमान् वेष्टयेद्वेष्टयेत् पुमानेव पुमानेवैव पुमान् पुमानेवास्यास्यैव पुमान् पुमानेवास्य एवास्यास्यैवैवास्य जायते जायते श्रैवैवास्य जायते अस्य जायते जायते स्यास्य जायते सुरा असुरा जायते स्यास्य जायते सुराः जायते सुरा असुरा जायते जायते सुरा वै वा असुरा जायते जायते सुरा वै असुरा वै वा असुरा असुरा वै देवान् देवान् वा असुरा असुरा वै देवान् वै देवान् देवान् वै वै देवान् दक्षिणतो दक्षिणतो देवान् वै वै देवान् दक्षिणतः देवान् दक्षिणतो दक्षिणतो देवान् देवान् दक्षिणत उपोपदक्षिणतो देवान् देवान् दक्षिणत उप दक्षिणत उपोपदक्षिणतो दक्षिणत उपानयन्नयन्नुपदक्षिणतो दक्षिणत उपानयन्न उपानयन्ननयन्नुपोपानयन्तागुस्ताननयन्नुपोपानयन्तान् अनयन्तागुस्ताननयन्ननयन्तान् देवा देवास्ताननयन्ननयन्तान् देवाः तान् देवा देवास्तागुस्तान् देवा उपशयेनोपशयेन देवास्तागुस्तान् देवा उपशयेन देवा उपशयेनोपशयेन देवा देवा उपशयेनैवैवोपशयेन देवा देवा उपशयेनैव उपशयेनैवैवोपशयेनोपशयेनैव पापैवोपशयेनोपशयेनैवाप उपशयेनेत्युपाशयेन देवा पापैवैवापानदन्तानदन्तापैवैवापानदन्त अपानदन्तानदन्ता पापानदन्ततत्तदनदन्ता पापानदन्त तत् अनुदन्त तत्तदनदन्तानदन्त तदुपशयस्योपशयस्य तदनदन्तानदन्त तदुपशयस्य तदुपशयस्योपशयस्य तत्तदुपशयस्योपशयत्वमुपशयत्वमुपशयस्य तत्तदुपशयस्योपशयत्वम् उपशयस्योपशयत्वमुपशयत्वमुपशयस्योपशयस्योपशयत्वम् यद्यदुपशयत्वमुपशयस्योपशयस्योपशयत्वम् उपशयस्येत्युपाशयस्य उपशयत्वम् यद्यदुपशयत्वमुपशयत्वम् यद्दक्षिणतो दक्षिणतो यदुपशयत्वमुपशयत्वम् यद्दक्षिणतः उपशयत्वमित्युपशयात्वम् यद्दक्षिणतो दक्षिणतो यद्यद्दक्षिणत उपशय उपशयो दक्षिणतो यद्यद्दक्षिणत उपशयः दक्षिणत उपशय उपशयो दक्षिणतो दक्षिणत उपशय उपशय उपशय उपशयो दक्षिणतो दक्षिणत उपशय उपशये उपशय उपशय उपशय उपशय उपशय उपशये भ्रातृव्यापनुच्चै भ्रातृव्यापनुच्चा उपशय उपशय उपशय उपशये भ्रातृव्यापनुच्चै उपशय इत्युपाशयः उपशये भ्रातृव्यापनुच्चै भ्रातृव्यापनुच्चा उपशय उपशये भ्रातृव्यापनुच्चै सर्वे सर्वे भ्रातृव्यापनुच्चा उपशय उपशये भ्रातृव्यापनुच्चै सर्वे उपशय इत्युपाशये भ्रातृव्यापनुच्चै सर्वे सर्वे भ्रातृव्यापनुच्चै भ्रातृव्यापनुच्चै सर्वे वै वै सर्वे भ्रातृव्यापनुच्चै भ्रातृव्यापनुच्चै सर्वे वै भ्रातृव्यापनुच्चा इति भ्रातृव्यापनुच्चै सर्वे वै वै सर्वे सर्वे वा अन्येऽन्ये वै सर्वे सर्वे वा अन्ये वा अन्येऽन्ये वै वा अन्येयूपायूपा अन्ये वै वा अन्येयूपाः अन्ये यूपा यूपा अन्ये एन्ये यूपा आः पशुमन्तः पशुमन्तो यूपा अन्ये एन्ये यूपा आः पशुमन्तः यूपा आः पशुमन्तः पशुमन्तो यूपा यूपा आः पशुमन्तोथाथ पशुमन्तो यूपा यूपा आः पशुमन्तोथ पशुमन्तोथाथ पशुमन्तः पशुमन्तोथो पशय उपशयोथ पशुमन्तः पशुमन्तोथोपशयः पशुमन्त इति पशुमन्तः अथोपशय उपशयोथाथोपशय एवैवोपशयोथाथोपशय एव उपशय एवैवोपशय उपशय एव पशुरपशुरेवोपशय उपशय एव पशुः उपशय इत्युपाशयः एव पशुरपशुरेवैव पशुस्तस्य तस्या पशुरेवैव पशुस्तस्य अपशुस्तस्य तस्या पशुरपशुस्तस्य यजमानो यजमानस्तस्या पशुरपशुस्तस्य यजमानः तस्य यजमानो यजमानस्तस्य तस्य यजमानः पशुः पशुर्यजमानस्तस्य तस्य यजमानः पशुः यजमानः पशुः पशुर्यजमानो यजमानः पशुर्यद्यत् पशुर्यजमानो यजमानः पशुर्यद् पशुर्यद्यत् पशुः पशुर्यन्ननयत् पशुः पशुर्यन्न यन्ननयद्यन्न निर्दिशेन्निर्दिशेन्न यद्यन्न निर्दिशेत् अनिर्दिशेन्निर्दिशेन्न निर्दिशेदार्तिमार्तिर्निर्दिशेन्न निर्दिशेदार्तिम् निर्दिशेदार्तिमार्तिर्निर्दिशेन्निर्दिशेदार्तिमार्तिर्निर्दिशेन्निर्दिशेदार्तिमा निर्दिशेदिति निहि निषेद् आर्तिमार्तिमार्तिमार्च्छेदृच्छेदार्तिमार्तिमार्च्छेत् आर्च्छेदृच्छेदार्च्छेद्यजमानो यजमान अर्च्छेदार्च्छेद्यजमानः अर्च्छेद्यजमानो यजमान अर्च्छेदृच्छेद्यजमानोऽसावसौ यजमान अर्च्छेदृच्छेद्यजमानोऽसौ यजमानोऽसावसौ यजमानो यजमानोऽसौ ते तेऽसौ यजमानो यजमानोऽसौ ते असौ ते तेऽसावसौ ते पशुः पशुस्तेऽसावसौ ते पशुः ते पशुः पशुस्ते ते पशुरितीति पशुस्ते ते पशुरिति पशुरितीति पशुः पशुरिति निर्निरति पशुः पशुरितिनिः इति निर्निरतीति निर्दिशेद्दिशेन्निरतीति निर्दिशेत् निर्दिशेद्दिशेन्निर्निर्दिशेद्यञ्यन्दिशेन्निर्निर्दिशेद्यम् ेष्टिद्वेष्ट्येवयञ्जमेवद्वेष्टिद्वेष्ट्येवयञ्जमेवद्वेष्टिद्वेष्टिद्वेष्ट्येवैवद्वेष्टितम् द्वेष्टितन्तम् द्वेष्टिद्वेष्टितमस्मा अस्मैतम् द्वेष्टिद्वेष्टितमस्मै निर्दिशति न द्विष्याद्विष्यान्नरद्विष्यादाखुराखुर्द्विष्यान्नरद्विष्यादाखुस्तेदाखुर्द्विष्याद्विष्यादाखुस्ते पशुः पशुस्त आखुराखुस्ते पशुः ते पशुः पशुस्ते ते पशुरितीति पशुस्ते ते पशुरिति पशुरितीति पशुः पशुरिति ब्रूयात् ब्रूयादिति पशुः पशुरिति ब्रूयात् इति ब्रूयात् ब्रूयादितीति ब्रूयान्न ब्रूयादितीति ब्रूयान्न ब्रूयान्न ब्रूयात् ब्रूयान्न ग्राम्यान् ग्राम्यान्न ब्रूयात् ब्रूयान्न ग्राम्यान् न ग्राम्यान् ग्राम्यान्न ग्राम्यान् पशून् पशून् ग्राम्यान्न ग्राम्यान् पशून् ग्राम्यान् पशून् पशून् ग्राम्यान् ग्राम्यान् पशून् हिनस्ति हिनस्ति पशून् ग्राम्यान् ग्राम्यान् पशून् हिनस्ति पशून् हिनस्ति हिनस्ति पशून् पशून् हिनस्ति न हिनस्ति पशून् पशून् हिनस्ति न हिनस्ति न हिनस्ति हिनस्ति नारण्यानारण्यान्न हिनस्ति हिनस्ति नारण्यान् नारण्यानारण्यान्न नारण्यान् प्रजापतिः प्रजापतिरारण्यान्न नारण्यान् प्रजापतिः आरण्यान् प्रजापतिः प्रजापतिरारण्यानारण्यान् प्रजापतिः प्रजाः प्रजाः प्रजापतिरारण्यानारण्यान् प्रजापतिः प्रजाः प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजतासृजतत् प्रजाः प्रजापतिः प्रजा असृजत प्रजापतिरिति प्रजापतिः प्रजा असृजतासृजत प्रजाः प्रजा असृजतसोऽसृजत प्रजाः प्रजा असृजतसः असजा इति प्राजाः असृजतसोऽसृजतासृजतसोऽन्नाद्येनान्नाद्येन सोऽसृजतासृजतसोऽन्नाद्येन सोऽन्नाद्येनान्नाद्येन सोऽन्नाद्येन विव्यन्नाद्येन सोऽन्नाद्येन वि अन्नाद्येन विव्यन्नाद्येनान्नाद्येन व्यार्जितार्जितव्यन्नाद्येनान्नाद्येन व्यार्जित अन्नाद्येनेत्यन्न अद्येन आर्ध्यतार्ध्यतस एतामेतागुंस आर्ध्यतार्ध्यतस एताम् स एतामेतागुंस एतामेकादशिनीमेकादशिनीमेतागुंसस एतामेकादशिनीम् एतामेकादशिनीमेकादशिनीमेतामेतामेकादशिनीमपश्यदपश्यदेकादशिनीमेतामेतामेकादशिनीमपश्यत् एकादशिनीमपश्यदपश्यत् एकादशिनीमेकादशिनीमपश्यत्ययातया पश्यदेकादशिनीमेकादशिनीमपश्यत्तया अपश्यत्ययातया पश्यदपश्यत्तया वै वैतया पश्यदपश्यत्तया वै तया वै वैतयातया वै स वैतयातया वै स वै स वै वैशोन्नाद्यमन्नाद्यगुंस वै वैशोन्नाद्यम् सोऽन्नाद्यमन्नाद्यगुंससोऽन्नाद्यमवान्नाद्यगुंससोऽन्नाद्यमवा अन्नाद्यमवाभान्नाद्यमन्नाद्यमवारुन्धारुन्धावान्नाद्यमन्नाद्यमवारुन्धा अन्नाद्यमित्यन्नाद्यम् अवारुन्धारुन्धावावारुन्धयद्यदरुन्धावावारुन्धयद् अरुन्धयद्यदरुन्धारुन्धयद्दशदशयदरुन्धारुन्धयद्दश यद्दशदशयद्यद्दशयोपायोपादशयद्यद्दशयोपाः दशयोपायोपादशदशयोपा भवन्ति भवन्ति योपादशदशयोपा भवन्ति योपा भवन्ति भवन्ति योपायोपा भवन्ति दशाक्षरा भवन्ति योपायोपा भवन्ति दशाक्षरा भवन्ति दशाक्षरा दशाक्षरा भवन्ति भवन्ति दशाक्षरा विराट् विराट् दशाक्षरा भवन्ति भवन्ति दशाक्षरा विराट् दशाक्षरा विराट् विराट् दशाक्षरा दशाक्षरा विराडन्नमन्नम् विराट् दशाक्षरा दशाक्षरा विराडन्नम् दशाक्षरे दशा अक्षराः विराडन्नमन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडिति विराट् अन्नम् विराट् विराडन्नमन्नम् विराट् विराजा विराजा विराडन्नमन्नम् विराट् विराजा विराट् विराजा विराजा विराट् विराट् विराजैवैव विराजा विराट् विराट् विराजैव विराडिति विराट् विराजैवैव विराजा विराजैवान्नाद्यमन्नाद्यमेव विराजा विराजैवान्नाद्यम् विराजेति विराजा एवान्नाद्यमन्नाद्यमेवैवान्नाद्यमवावान्नाद्यमेवैवान्नाद्यमवा अन्नाद्यमवावान्नाद्यमन्नाद्यमवरुन्धे रुन्धे वान्नाद्यमन्नाद्यमवरुन्धे अन्नाद्यमित्यन्ना अद्यम् अवरुन्धे रुन्धे वावरुन्धे यो यो रुन्धे वावरुन्धेयः रुन्धे यो यो रुन्धे रुन्धेय एकादश एकादशो यो रुन्धे रुन्धेय एकादशः य एकादश एकादशो यो य एकादशस्तनस्तन एकादशो यो य एकादशस्तनः एकादशस्तनस्तन एकादश एकादशस्तन एवैव स्तन एकादश एकादशस्तन एव स्तन एवैव स्तनस्तन एवास्या एव स्तनस्तन एवास्यै एवास्या एवैवास्यैसोऽस्य एवैवास्यैसः अस्यैसोऽस्यास्यैस दुहे दुहे सोऽस्यास्यैस दुहे स दुहे दुहे स दुह एवैव दुहे स दुह एव दुह एवैव दुहे दुह एवैनामेनामेव दुहे दुह एवैनाम् एवैनामेनामेवैवैनान्तेन तेनैनामेवैवैनान्तेन एनान्तेन तेनैनामेनान्तेन वज्रो वज्रस्तेनैनामेनान्तेन वज्रः तेन वज्रो वज्रस्तेन तेन वज्रो वै वै वज्रस्तेन तेन वज्रो वै वज्रो वै वै वज्रो वज्रो वा एषैषा वै वज्रो वज्रो वा एषा वा एषैषा वै वा एषा सपुंसमेषा वै वा एषासम् एषा सकुंसमेषैषा संमीयते मीयते समेषैषा संमीयते संमीयते मीयते सकुं संमीयते यद्यन्मीयते सकुं संमीयते यद् मीयते यद्यन्मीयते मीयते यदेकादशन्येकादशिनी यन्मीयते मीयते यदेकादशिनी यदेकादशन्येकादशिनी यद्यदेकादशिनी सा सैकादशिनी यद्यदेकादशिनी सा एकादशिनी सा सैकादशन्येकादशिनी सेश्वरेश्वरा सैकादशन्येकादशिनी सेश्वरा सेश्वरेश्वरा सा सेश्वरा पुरस्तात् पुरस्तादीश्वरा सा सेश्वरा पुरस्तात् ईश्वरा पुरस्तात् पुरस्तादीश्वरेश्वरा पुरस्तात् प्रत्यञ्चम् प्रत्यञ्चम् पुरस्तादीश्वरेश्वरा पुरस्तात् प्रत्यञ्चम् पुरस्तात् प्रत्यञ्चम् प्रत्यञ्चम् पुरस्तात् पुरस्तात् प्रत्यञ्चम् यज्ञम् यज्ञम् प्रत्यञ्चम् पुरस्तात् पुरस्तात् प्रत्यञ्चम् यज्ञम् प्रत्यञ्चम् यज्ञम् यज्ञम् प्रत्यञ्चम् प्रत्यञ्चम् यज्ञकौ सम्मर्दितोः सम्मर्दितोर्यज्ञम् प्रत्यञ्चम् प्रत्यञ्चम् यज्ञकौ सम्मर्दितोः यज्ञको सम्मर्दितोः सम्मर्दितोर्यज्ञै यज्ञको सम्मर्दितोर्यद्यत् सम्मर्दितोर्यज्ञै यज्ञको सम्मर्दितोर्यत् सम्मर्दितोर्यद्यत् सम्मर्दितोः सम्मर्दितोर्यत्पा आत्मीवतम् पा आत्मीवतम् यत् सम्मर्दितोः सम्मर्दितोर्यत्पा आत्मीवतम् सम्मर्दितोरिति सम्मर्दितोः यत्पा आत्मीवतम् पा आत्मीवतम् यद्यत्पा आत्मीवतम् विनोति विनोति पात्मीवतम् यद्यत्पा आत्मीवतम् विनोति आत्मीवतम् विनोति विनोति पात्मीवतम् पा आत्मीवतम् विनोति यज्ञस्य यज्ञस्य विनोति पात्मीवतम् पा आत्मीवतम् विनोति यज्ञस्य पात्मीवतमिति पात्मीवतम् विनोति यज्ञस्य यज्ञस्य विनोति विनोति यज्ञस्य प्रति प्रति यज्ञस्य विनोति विनोति यज्ञस्य प्रति यज्ञस्य प्रतिप्रति यज्ञस्य यज्ञस्य प्रत्युत्तभ्या उत्तभ्यै प्रति यज्ञस्य यज्ञस्य प्रत्युत्तभ्यै प्रत्युत्तभ्या उत्तभ्यै प्रति प्रत्युत्तभ्यै सयत्वाय सयत्वायोत्तभ्यै प्रति प्रत्युत्तभ्यै सयत्वाय उत्तभ्यै सयत्वाय सयत्वायोत्तभ्या उत्तभ्यै सयत्वाय उत्तभ्या इत्युदोस्तभ्यैः सयत्वायेति सयात्वाय प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजत प्रजापतिरिति प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजा असृजत ससो सृजत प्रजाः प्रजा असृजत सः प्रजा इति प्राजाः असृजत ससो सृजता सृजत सदिरिचानोरिचानस्सो सृजता सृजत सदिरिचानः सरिरिचानोरिचानस्त सरिरिचानो मन्यता मन्यतरिचानस्त सरिरिचानो मन्यता हरिः अमन्यत स मन्यता मन्यत स एतामेतागुंसो मन्यता मन्यत स एताम् स एतामेतागुंस स एतामेकादशिनीमेकादशिनीमेतागुंस स एतामेकादशिनीम् एतामेकादशिनीमेकादशिनीमेतामेतामेकादशिनीमपश्यदपश्यदेकादशिनीमेतामेतामेकादशिनीमपश्यत् एकादशिनीमपश्यदपश्यदेकादशिनीमेकादशिनीमपश्यक्तयातया पश्यदेकादशिनीमेकादशिनीमपश्यक्तया अपश्यक्तया तया पश्यदपश्यक्तया वै वैतया पश्यदपश्यक्तया वै तया वै वैतयातया वै स वैतयातया वै सः वै स वै वै स आयुरायस्व वै वै स आयुः स आयुरायस्व स आयुरिन्द्रियमिन्द्रियमायस्व स आयुरिन्द्रियम् आयुरिन्द्रियमिन्द्रियमायुरायुरिन्द्रियम् वीर्यम् वीर्यमिन्द्रियमायुरायुरिन्द्रियम् वीर्यम् इन्द्रियम् वीर्यम् वीर्यमिन्द्रियमिन्द्रियम् वीर्यमात्मन्नात्मन वीर्यमिन्द्रियमिन्द्रियम् वीर्यमात्मन् वीर्यमात्मन्नात्मन वीर्यम् वीर्यमात्मन्न सत्ता सत्तात्मन वीर्यम् वीर्यमात्मन्न सत्ता आत्मन्न सत्ता सत्तात्मन्नात्मन्न सत्त प्रजाः प्रजा अधत्तात्मन्नात्मन्न सत्त प्रजाः अधत्तप्रजाः प्रजा अधत्ताधत्तप्रजा इवेव प्रजा अधत्ताधत्तप्रजा इव प्रजा इवेव प्रजाः प्रजा इव खलु खल्विव प्रजाः प्रजा इव खलु प्रजा इव प्राजाः इव खलु खल्विवेव खलु वै वै खल्विवेव खलु वै खलु वै वै खलु खलु वा एष एष वै खलु खलु वा एष एष वै वा एष सृजते सृजत एष वै वा एष सृजते एष सृजते सृजत एष एष सृजते यो यः सृजत एष एष सृजते यः सृजते यो यः सृजते सृजते यो यजते यजते यः सृजते सृजते यो यजते यो यजते यजते यो यो यजते स यजते यो यो यजते सः यजते स यजते यजते स एतर्ह्येतर्हि स यजते यजते स एतर्हि स एतर्ह्येतर्हि स एतर्हि निरिचानो निरिचान एतर्हि स एतर्हि निरिचानः एतर्हि निरिचानो निरिचान एतर्ह्येतर्हि निरिचान इवेव निरिचान एतर्ह्येतर्हि निरिचान इव निरिचान इवेव निरिचानो निरिचान इव यद्यदिव निरिचानो निरिचान इव यत् इव यद्यदिवेव यदेशैषा यदिवेव यदेशा यदेशैषा यद्यदेशैकादशिन्येकादशिन्येषा यद्यदेशैकादशिनी एषैकादशिन्येकादशिन्येषैषैकादशिनी भवति भवत्येकादशिन्येषैषैकादशिनी भवति एकादशिनी भवति भवत्येकादशिन्येकादशिनी भवत्यायुरायुर्भवत्येकादशिन्येकादशिनी भवत्यायुः भवत्यायुरायुर्भवति भवत्यायुरेवैवायुर्भवति भवत्यायुरेव आयुरेवैवायुरायुरेव तयातयैवायुरायुरेवतया एन्द्रियमिन्द्रियन्तयैवतये एन्द्रियम् वीर्यम् वीर्यमिन्द्रियन्तयातये एन्द्रियम् वीर्यम् इन्द्रियम् वीर्यम् वीर्यमिन्द्रियमिन्द्रियम् वीर्यम् यजमानो यजमानो वीर्यमिन्द्रियमिन्द्रियम् वीर्यम् यजमानः वीर्यम् यजमानो यजमानो वीर्यम् वीर्यम् यजमान आत्मन्नात्मन यजमानो वीर्यम् वीर्यम् यजमान आत्मन् यजमान आत्मन्नात्मन यजमानो यजमान आत्मम् धत्ते धत्त आत्मन यजमानो यजमान आत्मम् धत्ते आत्मम् धत्ते धत्त आत्मन्नात्मम् धत्ते प्रप्रधत्त आत्मन्नात्मम् धत्ते प्र धत्ते प्रप्रधत्ते धत्ते प्रैवैव प्रधत्ते धत्ते प्रैव प्रैवैव प्रैवाग्नेयेनाग्नेयेनैव प्रैवाग्नेयेन एवाग्नेयेनाग्नेयेनैवैवाग्नेयेन वापयति वापयत्याग्नेयेनैवैवाग्नेयेन वापयति आग्नेयेन वापयति वापयत्याग्नेयेनाग्नेयेन वापयति विधनम् विधनम् वापयत्याग्नेयेनाग्नेयेन वापयति विधनम् वापयति मिथनम् मिथनम् वापयति वापयति मिथनगो सारस्वत्या सारस्वत्या मिथनम् वापयति वापयति मिथनगो सारस्वत्या मिथनगो सारस्वत्या सारस्वत्या मिथनम् मिथनगो सारस्वत्या करोति करोति सारस्वत्या मिथनम् मिथनगो सारस्वत्या करोति सारस्वत्या करोति करोति सारस्वत्या सारस्वत्या करोति रेतो रेतः करोति सारस्वत्या सारस्वत्या करोति रेतः करोदिरेतो रेतः करोति करोदिरेतः सौम्येन सौम्येन रेतः करोति करोदिरेतः सौम्येन एतः सौम्येन सौम्येन रेतो रेतः सौम्येन दधाति दधाति सौम्येन रेतो रेतः सौम्येन दधाति सौम्येन दधाति दधाति सौम्येन सौम्येन दधाति प्रसुरदधाति सौम्येन सौम्येन दधाति प्रदधाति प्रप्रदधाति दधाति प्रजनयति जनयति प्रदधाति दधाति प्रजनयति प्रजनयति जनयति प्रप्रजनयति पौष्णेन पौष्णेन जनयति प्रप्रजनयति पौष्णेन जनयति पौष्णेन पौष्णेन जनयति जनयति पौष्णेन बारहस्पत्यो बारहस्पत्यः पौष्णेन जनयति जनयति पौष्णेन बारहस्पत्यः पौष्णेन बारहस्पत्यो बारहस्पत्यः पौष्णेन पौष्णेन बारहस्पत्यो भवति भवति बारहस्पत्यः पौष्णेन पौष्णेन बारहस्पत्यो भवति बारहस्पत्यो भवति भवति बारहस्पत्यो बारहस्पत्यो भवति ब्रह्म ब्रह्म भवति बारहस्पत्यो बारहस्पत्यो भवति ब्रह्म भवति ब्रह्म ब्रह्म भवति भवति ब्रह्म वै वै ब्रह्म भवति भवति ब्रह्म वै ब्रह्म वै वै ब्रह्म ब्रह्म वै देवानाम् देवानाम् वै ब्रह्म ब्रह्म वै देवानाम् वै देवानाम् देवानाम् वै वै देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् वै वै देवानाम् बृहस्पतिः देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैवैव ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैव ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैवास्मा अस्मा एव ब्रह्मणा ब्रह्मणैवास्मै एवास्मा अस्मा एवैवास्मै ई प्रजाः प्रजा अस्मा एवैवास्मै ई प्रजाः अस्मै प्रजाः प्रजा अस्मा अस्मै प्रजाः प्रप्रजा अस्मा अस्मै प्रजाः प्रजाः प्रप्रजाः प्रजाः प्रजनयति जनयति प्रप्रजाः प्रजाः प्रजनयति प्रजा इति प्राजाः प्रजनयति जनयति प्रप्रजनयति वैश्वदेवो वै ईश्वदेवो जनयति प्रप्रजनयति वैश्वदेवः जनयति वैश्वदेवो वै ईश्वदेवो जनयति जनयति वैश्वदेवो भवति भवति वैश्वदेवो जनयति जनयति वैश्वदेवो भवति वैश्वदेवो भवति भवति वैश्वदेवो वै ईश्वदेवो भवति वैश्वदेव्यो वैश्वदेव्यो भवति वैश्वदेवो वै ईश्वदेवो भवति वैश्वदेव्यः वैश्वदेव इति वैश्वदेवः भवति वैश्वदेव्यो वैश्वदेव्यो भवति भवति वैश्वदेव्यो वै वै वै ईश्वदेव्यो भवति भवति वैश्वदेव्यो वै वैश्वदेव्यो वै वै वै ईश्वदेव्यो वैश्वदेव्यो वै प्रजाः प्रजा वै वै ईश्वदेव्यो वैश्वदेव्यो वै प्रजाः वैश्वदेव्य इति वैश्वदेव्यः वै प्रजाः प्रजा वै वै प्रजाः प्रजाः प्रजाः प्रजा इति प्राजाः प्रजा एवैव प्रजाः प्रजा एवास्मा अस्मा एव प्रजाः प्रजा एवास्मै प्रजा इति प्राजाः एवास्मा अस्मा एवैवास्मै प्रप्रास्मा एवैवास्मै प्र अस्मै प्रप्रास्मा अस्मै प्रजनयति जनयति प्रास्मा अस्मै प्रजनयति प्रजनयति जनयति प्रप्रजनयतीन्द्रियमिन्द्रियम् जनयति प्रप्रजनयतीन्द्रियम् जनयतीन्द्रियमिन्द्रियम् जनयति जनयतीन्द्रियमेवैवेन्द्रियम् जनयति जनयतीन्द्रियमेव इन्द्रियमेवैवेन्द्रियमिन्द्रियमेवैन्द्रेणैन्द्रेणैवेन्द्रियमिन्द्रियमेवैन्द्रेण एवैन्द्रेणैन्द्रेणैवैवैन्द्रेणा वा वैन्द्रेणैवैवैन्द्रेणा वा ऐन्द्रेणा वा वैन्द्रेण इन्द्रेणा वरुन्धे रुन्धे वैन्द्रेण इन्द्रेणा वरुन्धे अवरुन्धे रुन्धे वावरुन्धे विषम् विषकुम् रुन्धे वावरुन्धे विषम् रुन्धे विषम् विषकुम् रुन्धे रुन्धे विषम् मारुतेन मारुतेन विषकुम् रुन्धे रुन्धे विषम् मारुतेन विषम् मारुतेन मारुतेन विषम् विषम् मारुतेनौज ओजो मारुतेन विषम् विषम् मारुतेनौज मारुतेनौज ओजो मारुतेन मारुतेनौजोबलम् बलमोजो मारुतेन मारुतेनौजोबलम् ओजो बलम् बलमोज ओजो बलमैन्द्राग्नेन ईन्द्राग्नेन बलमोज ओजो बलमैन्द्राग्नेन बलमैन्द्राग्नेन ईन्द्राग्नेन बलम् बलमैन्द्राग्नेन प्रसवाय प्रसवाय ईन्द्राग्नेन बलम् बलमैन्द्राग्नेन प्रसवाय ऐन्द्राग्नेन प्रसवाय प्रसवायै इन्द्राग्नेन ईन्द्राग्नेन प्रसवाय सावित्रः सावित्रः प्रसवायै ईन्द्राग्नेन ईन्द्राग्नेन प्रसवाय सावित्रः ऐन्द्राग्नेनेत्यै इन्द्राग्नेन प्रसवाय सावित्रः सावित्रः प्रसवाय प्रसवाय सावित्रो निर्वरुणत्वाय निर्वरुणत्वाय सावित्रः प्रसवाय प्रसवाय सावित्रो निर्वरुणत्वाय सावायेति प्रासवाय सावित्रो निर्वरुणत्वाय निर्वरुणत्वाय सावित्रः सावित्रो निर्वरुणत्वाय वारुणो वारुणो निर्वरुणत्वाय सावित्रः सावित्रो निर्वरुणत्वाय वारुणः निर्वरुणत्वाय वारुणो वारुणो निर्वरुणत्वाय निर्वरुणत्वाय वारुणो मध्यतो मध्यतो वारुणो निर्वरुणत्वाय निर्वरुणत्वाय वारुणो मध्यतः निर्वरुणत्वायेत निर्वरुणात्वाय वारुणो मध्यतो मध्यतो वारुणो वारुणो मध्यत ऐन्द्रमैन्द्रम् मध्यतो वारुणो वारुणो मध्यत ऐन्द्रम् मध्यत ऐन्द्रमैन्द्रम् मध्यतो मध्यत ऐन्द्रमैन्द्रम् मध्यतो मध्यत ऐन्द्रमा ऐन्द्रमैन्द्रमैन्द्रमालभते लभत ऐन्द्रमैन्द्रमालभते आलभते लभत आलभते मध्यतो मध्यतो लभत आलभते मध्यतः लभते मध्यतो मध्यतो लभते लभते मध्यत एवैव मध्यतो लभते लभते मध्यत एव मध्यत एवैव मध्यतो मध्यत एवेन्द्रियमिन्द्रियमेव मध्यतो मध्यत एवेन्द्रियम् एवेन्द्रियमिन्द्रियमेवैवेन्द्रियम् यजमाने यजमान इन्द्रियमेवैवेन्द्रियम् यजमाने इन्द्रियम् यजमाने यजमान इन्द्रियमिन्द्रियम् यजमाने दधाति दधाति यजमान इन्द्रियमिन्द्रियम् यजमाने दधाति यजमाने दधाति दधाति यजमाने यजमाने दधाति पुरस्तात् पुरस्तात् दधाति यजमाने यजमाने दधाति पुरस्तात् दधाति पुरस्तात् पुरस्तात् दधाति दधाति पुरस्तादैन्द्रस्य इन्द्रस्य पुरस्तात् दधाति दधाति पुरस्तादैन्द्रस्य पुरस्तादैन्द्रस्य इन्द्रस्य पुरस्तात् पुरस्तादैन्द्रस्य वैश्वदेवम् वैश्वदेवमैन्द्रस्य पुरस्तात् पुरस्तादैन्द्रस्य वैश्वदेवम् ऐन्द्रस्य वैश्वदेवम् वै ईश्वदेवमैन्द्रस्यैन्द्रस्य वैश्वदेवमा वै ईश्वदेवमैन्द्रस्यैन्द्रस्य वैश्वदेवमा वैश्वदेवमा वै ईश्वदेवम् वै ईश्वदेवमालभते लभत आ वै ईश्वदेवम् वै ईश्वदेवमालभते वैश्वदेवमिति वैश्वदेवम् आलभते लभत आलभते वैश्वदेवम् वै ईश्वदेवम् लभत आलभते वैश्वदेवम् लभते वैश्वदेवम् वै ईश्वदेवम् लभते लभते वैश्वदेवम् वै वै वै ईश्वदेवम् लभते लभते वैश्वदेवम् वै वैश्वदेवम् वै वै वै ईश्वदेवम् वै ईश्वदेवम् वाहन्नमन्नम् वै वै ईश्वदेवम् वै ईश्वदेवम् वाहन्नम् वैश्वदेवमिति वैश्वदेवम् वाहन्नमन्नम् वै वाहन्नम् अन्नमन्नम् अन्नमेवैवान्नमन्नमेव पुरस्तात् पुरस्तादेवान्नमन्नमेव पुरस्तात् एव पुरस्तात् पुरस्तादेवैव पुरस्ताद्धत्ते धत्ते पुरस्तादेवैव पुरस्ताद्धत्ते पुरस्ताद्धत्ते धत्ते पुरस्तात् पुरस्ताद्धत्ते तस्मात्तस्माद्धत्ते पुरस्तात् पुरस्ताद्धत्ते तस्माद्धत्ते तस्मात्तस्माद्धत्ते धत्ते तस्मात् पुरस्तात् पुरस्तात्तस्माद्धत्ते धत्ते तस्मात् पुरस्तात् तस्मात् पुरस्तात् पुरस्तात् तस्मात् तस्मात् पुरस्तादन्नमन्नम् पुरस्तात् तस्मात् तस्मात् पुरस्तादन्नम् पुरस्तादन्नमन्नम् पुरस्तात् पुरस्तादन्नमद्यते द्यतेऽन्नम् पुरस्तात् पुरस्तादन्नमद्यते अन्नमद्यते द्यतेऽन्नमन्नमद्यत ऐन्द्रमैन्द्रमद्यतेऽन्नमन्नमद्यत ऐन्द्रम् अद्यत ऐन्द्रमैन्द्रमद्यते द्यत ऐन्द्रमालभ्यालभ्य ऐन्द्रमद्यते द्यत ऐन्द्रमालभ्य ऐन्द्रमालभ्यालभ्यैन्द्रमैन्द्रमालभ्यमारुतम् मारुतमालभ्यैन्द्रमैन्द्रमालभ्यमारुतम् आलभ्यमारुतम् मारुतमालभ्यालभ्यमारुतमामारुतमालभ्यालभ्यमारुतमा आलभ्येत्या आलभ्य मारुतमामारुतम् मारुतमालभते लभत आमारुतम् मारुतमालभते आलभते लभत आलभते विड्विल्लभत आलभते विड् लभते विड्विल्लभते लभते विड्वै वै विल्लभते लभते विड्वै विड्वै वै विड्विड्वै मरुतो मरुतो वै विड्विड्वै मरुतः वै मरुतो मरुतो वै वै मरुतो विषम् विषम् मरुतो वै वै मरुतो विषम् मरुतो विषम् विषम् मरुतो मरुतो विषमेवैव विषम् मरुतो मरुतो विषमेव विषमेवैव विषम् विषमेवास्मास्मा एव विषम् विषमेवास्मै एवास्मास्मा एवैवास्मा अन्वन्वस्मा एवैवास्मा अनु अस्मा अन्वन्वस्मा अस्मा अनुबध्नादिबध्नात्यन्वस्मा अस्मा अनुबध्नादि अनुबध्नादिबध्नात्यन्वनुबध्नादि यदि यदि बध्नात्यन्वनुबध्नादि यदि बध्नादि यदि यदि बध्नादि बध्नादि यदि कामयेत कामयेत यदि बध्नादि बध्नादि यदि कामयेत यदि कामयेत कामयेत यदि यदि कामयेत यो यः कामयेत यदि यदि कामयेत यः कामयेत यो यः कामयेत कामयेत योऽवगतोऽवगतो यः कामयेत कामयेत योऽवगतः योऽवगतोऽवगतो यो योऽवगतः स सोऽवगतो यो योऽवगतः स अवगतः स सोऽवगतोऽवगतः सोऽपापसोऽवगतोऽवगतः सोऽप अवगत इत्यवग्रहः सोऽपापस सोऽपरुध्यतामोरुध्यतामपससोऽपरुध्यताम् अपरुध्यतागोरुध्यतामपापरुध्यतायो यो रुध्यतामपापरुध्यताय रुध्यतायो यो रुध्यतागोरुध्यतायोपरुद्धोपरुद्धो यो रुध्यतागोरुध्यतायोपरुद्ध योपरुद्धोपरुद्धो यो योपरुद्धः स सोऽपरुद्धो यो योपरुद्धः स अपरुद्धः स सोऽपरुद्धोपरुद्धः सोऽभावसोऽपरुद्धोपरुद्धः सोऽव अपरुद्ध इत्यपरुद्धः सोऽवावस सोऽवगच्छतु गच्छत्ववस सोऽवगच्छतु अवगच्छतु गच्छत्ववावगच्छत्विदीति गच्छत्ववावगच्छत्विति गच्छत्विदीति गच्छतु गच्छत्वित्यैन्द्रस्यैन्द्रस्येति गच्छतु गच्छत्वित्यैन्द्रस्य इत्यैन्द्रस्यैन्द्रस्येतीत्यैन्द्रस्य लोके लोक ऐन्द्रस्येतीत्यैन्द्रस्य लोके ऐन्द्रस्य लोके लोक ऐन्द्रस्यैन्द्रस्य लोके वारुणम् वारुणम् लोक ऐन्द्रस्यैन्द्रस्य लोके वारुणम् लोके वारुणम् वारुणम् लोके लोके वारुणमावारुणम् लोके लोके वारुणमा वारुणमावारुणम् वारुणमालभेदलभेदावारुणम् वारुणमालभेद आलभेदलभेदालभेदवारुणस्य वारुणस्य लभेदालभेदवारुणस्य लभेदवारुणस्य वारुणस्य लभेदलभेदवारुणस्य लोके लोके वारुणस्य लभेदलभेदवारुणस्य लोके वारुणस्य लोके लोके वारुणस्य वारुणस्य लोक ऐन्द्रमैन्द्रम् लोके वारुणस्य वारुणस्य लोक ऐन्द्रम् लोक ऐन्द्रमैन्द्रम् लोके लोक ऐन्द्रय्योय ऐन्द्रम् लोके लोक ऐन्द्रय्यः ऐन्द्रय्योय ऐन्द्रमैन्द्रय्य एवैव य ऐन्द्रमैन्द्रय्य एव य एवैव योय एवावगतोऽवगत एव योय एवावगतः एवावगतोऽवगत एवैवावगतः स सोऽवगत एवैवावगतः स अवगतः स सोऽवगतोऽवगतः सोऽपापसोऽवगतोऽवगतः सोऽप अवगत इत्यवागतः सोऽपापस सोऽपरुध्यते रुध्यते पस सोऽपरुध्यते अपरुध्यते रुध्यते पापरुध्यते यो यो रुध्यते पापरुध्यते यः रुध्यते यो यो रुध्यते रुध्यते योऽपरुद्धोऽपरुद्धो यो रुध्यते रुध्यते योऽपरुद्धः योऽपरुद्धोऽपरुद्धो यो योऽपरुद्धः स सोऽपरुद्धो यो योऽपरुद्धः स अपरुद्धः स सोऽपरुद्धोऽपरुद्धः सो वा वसोऽपरुद्धोऽपरुद्धः सो वा अपरुद्ध इत्यपरुद्धः सो वा वससोऽपगच्छति गच्छत्यवससोऽपगच्छति अवगच्छति गच्छत्यवावगच्छति यदि यदि गच्छत्यवावगच्छति यदि गच्छति यदि यदि गच्छति गच्छति यदि कामयेत कामयेत यदि गच्छति गच्छति यदि कामयेत यदि कामयेत कामयेत यदि यदि कामयेत प्रजाः प्रजाः कामयेत यदि यदि कामयेत प्रजाः कामयेत प्रजाः प्रजाः कामयेत कामयेत प्रजामुष्येयुर्मुष्येयुः प्रजाः कामयेत कामयेत प्रजामुष्येयुः प्रजामुष्येयुर्मुष्येयुः प्रजाः प्रजामुष्येयुरिदीर्मुष्येयुः प्रजाः प्रजामुष्येयुरिति प्रजा इति प्राजाः मुष्येयुरिदीति मुष्येयुर्मुष्येयुरिति पशून् पशूनिति मुष्येयुर्मुष्येयुरिति पशून् इति पशून् पशूनिदीति पशून् विदिशतेत् द्विदिशतेत् पशूनिदीति पशून् विदिशतेत् पशून् विदिशतेत् द्विदिशतेत् पशून् पशून् विदिशतेत् प्रजाः प्रजा विदिशतेत् पशून् पशून् विदिशतेत् प्रजाः विदिशतेत् प्रजाः प्रजा विदिशतेत् द्विदिशतेत् प्रजा एवैव प्रजा व्यतिषतेत् द्विदिशतेत् प्रजा एव व्यतिषजेदिति भि अतिषजेत् प्रजा एवैव प्रजाः प्रजा एव मोहयति मोहयत्येव प्रजाः प्रजा एव मोहयति प्रजा इति प्राजाः एव मोहयति मोहयत्येवैव मोहयति यद्यन्मोहयत्येवैव मोहयति मोहयति यद्यन्मोहयति मोहयति यदभिवाहतोऽभिवाहतो यन्मोहयति मोहयति यदभिवाहतः यदभिवाहतोऽभिवाहतो यद्यदभिवाहतोऽपामपामभिवाहतो यद्यदभिवाहतोऽपाम् अभिवाहतोऽपामपामभिवाहतोऽभिवाहतोऽपाम् वारुणम् वारुणमपामभिवाहतोऽभिवाहतोऽपाम् वारुणम् अभिवाहत इत्यभिवाहत अपाम् वर्णम् वर्णमपामपाम् वर्णमालभेतालभेत वर्णमपामपाम् वर्णमालभेत वर्णमालभेतालभेत वर्णम् वर्णमालभेत प्रजाः प्रजा आलभेत वर्णम् वर्णमालभेत प्रजाः आलभेद प्रजाः प्रजा आलभेतालभेद प्रजा वरुणो वरुणः प्रजा आलभेतालभेद प्रजा वरुणः आलभेतेत्याहालभेत प्रजा वरुणो वरुणः प्रजाः प्रजा वरुणो गृह्णीयात् गृह्णीयात् वरुणः प्रजाः प्रजा वरुणो गृह्णीयात् प्रजा इति प्राजाः वरुणो गृह्णीयात् गृह्णीयात् वरुणो वरुणो गृह्णीयात् दक्षिणतो दक्षिणतो गृह्णीयात् वरुणो वरुणो गृह्णीयात् दक्षिणतः गृह्णीयात् दक्षिणतो दक्षिणतो गृह्णीयात् गृह्णीयात् दक्षिणत उदञ्चम् उदञ्चम् दक्षिणतो गृह्णीयात् गृह्णीयात् दक्षिणत उदञ्चम् दक्षिणत उदञ्चमुदञ्चम् दक्षिणतो दक्षिणत उदञ्चमोदञ्चम् दक्षिणतो दक्षिणत उदञ्चमा उदञ्चमोदञ्चमुदञ्चमालभते लभत ओदञ्चमुदञ्चमालभते आलभते लभत आलभते प्रवाहतोपवाहतो लभत आलभते प्रवाहतः लभतेपवाहतोपवाहतो लभते लभते प्रवाहतोपामपामपवाहतो लभते लभते प्रवाहतोपामपामपवाहतोपवाहतोपाम् प्रजानाम् प्रजानामपामपवाहतोपवाहतोपाम् प्रजानाम् अपवाहत इत्यपवाहतः अपाम् प्रजानाम् प्रजानामपामपाम् प्रजानामवर्णग्राहाय वर्णग्राहाय प्रजानामपामपाम् प्रजानामवर्णग्राहाय प्रजानामवर्णग्राहाय वर्णग्राहाय प्रजानाम् प्रजानामवर्णग्राहाय प्रजानामिति प्रजानाम् अवर्णग्राहायेत्यवर्णाग्राहाय इन्द्रः पत्न्या पत्नियेन्द्र इन्द्रः पत्न्यामनुम् मनुम् पत्न्येन्द्र इन्द्रः पत्न्यामनुम् पत्न्यामनुम् मनुम् पत्न्या पत्न्यामनुमयादयदयादयन्मनुम् पत्न्या पत्न्यामनुमयादेत मनुमयादेदयादयन्मनुम् मनुमयादयत्ताम् तामयादयन्मनुम् मनुमयादयत्ताम् अयादयत्ताम् तामयादेदयादयत्ताम् पर्यज्ञकृताम् पर्यज्ञकृताम् तामयादेदयादयत्ताम् पर्यज्ञकृताम् ताम् पर्यज्ञकृताम् पर्यज्ञकृताम् ताम् ताम् पर्यज्ञकृतामुदत् पर्यज्ञकृताम् ताम् ताम् पर्यज्ञकृतामुदत् पर्यज्ञकृतामुदत् पर्यज्ञकृताम् पर्यज्ञकृतामुद सृजत सृजत् पर्यज्ञकृताम् पर्यज्ञकृतामुद सृजत् पर्यज्ञकृतामिति पर्यज्ञीकृताम् सृजदसृजदृजदसृजत्तया सृजदुदृजत्तया असृजत्तयातया सृजदसृजत्तया मनुर्मनुस्तया सृजदसृजत्तया मनुः तया मनुर्मनुस्तयातया मनुरार्ध्नोदार्ध्नोन्मनुस्तयातया मनुरार्ध्नोद् मनुरार्ध्नोदार्ध्नोन्मनुर्मनुरार्ध्नोद्यदार्ध्नोन्मनुर्मनुरार्ध्नोद्यत् आर्ध्नोद्यदार्ध्नोदार्ध्नोद्यत् पर्यज्ञकृतम् पर्यज्ञकृतम् यदा आर्ध्नोदार्ध्नोद्यत् पर्यज्ञकृतम् यत्पर्यज्ञकृतम् पर्यज्ञकृतम् यद्यत्पर्यज्ञकृतम् पात्मेवतम् पात्मेवतम् पर्यज्ञकृतम् यद्यत्पर्यज्ञकृतम् पात्मेवतम् पर्यज्ञकृतम् पात्मेवतम् पात्मेवतम् पर्यज्ञकृतम् पर्यज्ञकृतम् पात्मेवतमुत्सृजत्युत्सृजति पात्मेवतम् पर्यज्ञकृतम् पर्यज्ञकृतम् पात्मेवतमुत्सृजति पर्यज्ञकृतमिति पर्यज्ञीकृतम् पात्मेवतमुत्सृजत्युत्सृजति पात्मेवतम् पात्मेवतमुत्सृजति याय्यामुत्सृजति पात्मेवतम् पात्मेवतमुत्सृजति याम् पात्मेवतमिति पात्मीवतम् उत्सृजति याय्यामुत्सृजत्युत्सृजति यामेव इव यामुत्सृजत्युत्सृजति यामेव उत्सृजतीत्युत्सृजति यामेव इव याय्यामेव मनुर्मनुरेव याय्यामेव मनुः एव मनुर्मनुरेवैव मनुरुद्धिमृद्धिम् मनुरेवैव मनुरुद्धिम् मनुरुद्धिमृद्धिम् मनुर्मनुरुद्धिमार्ध्नोदार्ध्नोदुर्धिम् मनुर्मनुरुद्धिमार्ध्नोद् र्ध्यमार्ध्नोदार्ध्नोदुर्ध्यमृध्यमार्ध्नोत्तान्तामार्ध्नोदुर्ध्यमृध्यमार्ध्नोत्ताम् आर्ध्नोत्तान्तामार्ध्नोदार्ध्नोत्तामेवैवतामार्ध्नोदार्ध्नोत्तामेव तामेव यजमानमेव तान्तामेव यजमानः एव यजमानो यजमान एवैव यजमानार्ध्नोत्युर्ध्नोति यजमान एवैव यजमानार्ध्नोति यजमानार्ध्नोत्युर्ध्नोति यजमानो यजमानार्ध्नोति यज्ञस्य यज्ञस्य अर्ध्नोति यजमानो यजमानार्ध्नोति यज्ञस्य अर्ध्नोति यज्ञस्य यज्ञस्य अर्ध्नोत्युर्ध्नोति यज्ञस्य वै यज्ञस्य अर्ध्नोत्युर्ध्नोति यज्ञस्य वै यज्ञस्य वै यज्ञस्य यज्ञस्य वा अप्रतिष्ठितात् अप्रतिष्ठितात् यज्ञस्य यज्ञस्य वा अप्रतिष्ठितात् वा अप्रतिष्ठितात् अप्रतिष्ठिताद्वै वा अप्रतिष्ठितात् यज्ञो यज्ञोऽप्रतिष्ठिताद्वै वा अप्रतिष्ठितात् यज्ञः अप्रतिष्ठिताद्यज्ञो यज्ञोऽप्रतिष्ठितादप्रतिष्ठिताद्यज्ञः परा परा यज्ञोऽप्रतिष्ठितादप्रतिष्ठिताद्यज्ञः परा अप्रतिष्ठितादित्यप्रतिष्ठितात् यज्ञः परा परा यज्ञो यज्ञः परा भवति भवति परा यज्ञो यज्ञः परा भवति परा भवति भवति परा परा भवति यज्ञम् यज्ञम् भवति परा परा भवति यज्ञम् भवति यज्ञम् यज्ञम् भवति भवति यज्ञम् परा भवन्तम् परा भवन्तम् यज्ञम् भवति भवति यज्ञम् परा भवन्तम् यज्ञम् परा भवन्तम् परा भवन्तम् यज्ञम् यज्ञम् परा भवन्तम् यजमानो यजमानः परा भवन्तम् यज्ञम् यज्ञम् परा भवन्तम् यजमानः परा भवन्तम् यजमानो यजमानः परा भवन्तम् परा भवन्तम् यजमानोऽन्वर यजमानः परा भवन्तम् परा भवन्तम् यजमानोऽनु परा भवन्तमिति परा भवन्तम् यजमानोऽन्वर यजमानो यजमानोऽनु परा परान् यजमानो यजमानोऽनु परा अनुपरा परान्वनु परा भवति भवति परान्वनु परा भवति परा भवति भवति परा परा भवति यद्यद्भवति परा परा भवति यत् भवति यद्यद्भवति भवति यदाज्येनाज्येन यद्भवति भवति यदाज्येन यदाज्येनाज्येन यद्यदाज्येन पात्मेवतम् पात्मेवतमाज्येन यद्यदाज्येन पात्मेवतम् आज्येन पात्मेवतम् पात्मेवतमाज्येनाज्येन पात्मेवतकं सर्गस्थापयति सर्गस्थापयति पात्मेवतमाज्येनाज्येन पात्मेवतकं सर्गस्थापयति पात्मेवतकोसर्गस्थापयदसर्गस्थापयति पात्मेवतम् पात्मेवतकोसर्गस्थापयति यज्ञस्य यज्ञस्य सर्गस्थापयति पात्मेवतम् पात्मेवतकोसर्गस्थापयति यज्ञस्य पात्मेवतमिति पात्मेवतम् सर्गस्थापयति यज्ञस्य यज्ञस्य सर्गस्थापयति सर्गस्थापयति यज्ञस्य प्रतिष्ठित्यै प्रतिष्ठित्यै यज्ञस्य सर्गस्थापयति सर्गस्थापयति यज्ञस्य प्रतिष्ठित्यै सर्गस्थापयतीति संस्थापयति यज्ञस्य प्रतिष्ठित्यै प्रतिष्ठित्यै यज्ञस्य यज्ञस्य प्रतिष्ठित्यै यज्ञम् यज्ञम् प्रतिष्ठित्यै यज्ञस्य यज्ञस्य प्रतिष्ठित्यै यज्ञम् प्रतिष्ठित्यै यज्ञम् यज्ञम् प्रतिष्ठित्यै प्रतिष्ठित्यै यज्ञम् प्रतिष्ठन्तम् प्रतिष्ठन्तम् यज्ञम् प्रतिष्ठित्यै प्रतिष्ठित्यै यज्ञम् प्रतिष्ठन्तम् प्रतिष्ठित्या इति प्रतिष्ठित्यै यज्ञम् प्रतिष्ठन्तम् प्रतिष्ठन्तम् यज्ञम् यज्ञम् प्रतिष्ठन्तम् यजमानो यजमानः प्रतिष्ठन्तम् यज्ञम् यज्ञम् प्रतिष्ठन्तम् यजमानः प्रतिष्ठन्तम् यजमानो यजमानः प्रतिष्ठन्तम् प्रतिष्ठन्तम् यजमानोऽन्वर यजमानः प्रतिष्ठन्तम् प्रतिष्ठन्तम् यजमानोऽनु प्रतिष्ठन्तमिति प्रतितिष्ठन्तम् यजमानोऽन्वर यजमानो यजमानोऽनु प्रतिप्रत्यन यजमानो यजमानोऽनु प्रति अनुप्रतिप्रत्यन्वर प्रतिष्ठति तिष्ठति प्रत्यन्वर प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठतीष्टमिष्टम् तिष्ठति प्रति प्रतिष्ठतीष्टम् तिष्ठतीष्टमिष्टम् तिष्ठति तिष्ठतीष्टम् वपया वपयेष्टम् तिष्ठति तिष्ठतीष्टम् वपया इष्टम् वपया वपयेष्टमिष्टम् वपया भवति भवति वपयेष्टमिष्टम् वपया भवति वपया भवति भवति वपया वपया भवत्यनिष्टमनिष्टम् भवति वपया वपया भवत्यनिष्टम् भवत्यनिष्टमनिष्टम् भवति भवत्यनिष्टम् वशया वशयानिष्टम् भवति भवत्यनिष्टम् वशया अनिष्टम् वशया वशयानिष्टमनिष्टम् वशयाथाथ वशयानिष्टमनिष्टम् वशयाथ वशयाथाथ वशया वशयाथ पात्मीवतेन पात्मीवतेनाथ वशया वशयाथ पात्मीवतेन अथ पात्मीवतेन पात्मीवतेनाथाथ पात्मीवतेन प्रप्रवात्मीवतेनाथाथ पात्मीवतेन प्र आत्मीवतेन प्रप्रभा आत्मीवतेन पात्मीवतेन प्रचलति चलति प्रभा आत्मीवतेन पात्मीवतेन प्रचलति आत्मीवतेनेति पात्मीवतेन प्रचलति चलति प्रचलति तीर्थे तीर्थे चलति प्रचलति तीर्थे चलति तीर्थे तीर्थे चलति चलति तीर्थ एवैव तीर्थे चलति चलति तीर्थ एव तीर्थ एवैव तीर्थे तीर्थ एव प्रप्रैव तीर्थे तीर्थ एव प्र एव प्रप्रैवैव प्रचरति चरति प्रैवैव प्रचरति प्रचरति चरति प्रचरत्यथो अथो चरति प्रचरत्यथो चरत्यथो अथो चरति चरत्यथो एतर्ह्येतर्ह्यथो चरति चरत्यथो एतर्हि अथो एतर्ह्येतर्ह्यथो अथो एतर्ह्येवैवैतर्ह्यथो अथो एतर्ह्येव अथो इत्यथो एतर्ह्येवैवैतर्ह्येतर्ह्येवास्यास्यैवैतर्ह्येतर्ह्येवास्य एवास्यास्यै वैवास्यामो यामोऽस्यै वैवास्ययामः अस्यामो यामोऽस्यास्यामस्त्वाष्ट्रस्त्वाष्ट्रो यामोऽस्यास्यामस्त्वाष्ट्रः यामस्त्वाष्ट्रस्त्वाष्ट्रो यामो यामस्त्वाष्ट्रो भवति भवति त्वाष्ट्रो यामो यामस्त्वाष्ट्रो भवति त्वाष्ट्रो भवति भवति त्वाष्ट्रस्त्वाष्ट्रो भवति त्वष्टा त्वष्टा भवति त्वाष्ट्रस्त्वाष्ट्रो भवति त्वष्टा भवति त्वष्टा त्वष्टा भवति भवति त्वष्टा वै वै त्वष्टा भवति भवति त्वष्टा वै त्वष्टा वै वै त्वष्टा त्वष्टा वैरेतसो रेतसो वै त्वष्टा त्वष्टा वैरेतसः वैरेतसो रेतसो वै वैरेतसः सिक्तस्य सिक्तस्य रेतसो वै वैरेतसः सिक्तस्य रेतसः सिक्तस्य सिक्तस्य रेतसो रेतसः सिक्तस्य रूपाणि रूपाणि सिक्तस्य रेतसो रेतसः सिक्तस्य रूपाणि सिक्तस्य रूपाणि रूपाणि सिक्तस्य सिक्तस्य रूपाणि विविरूपाणि सिक्तस्य सिक्तस्य रूपाणि वि रूपाणि विविरूपाणि रूपाणि विकरोति करोति विरूपाणि रूपाणि विकरोति विकरोति करोति विविकरोति दन्तं करोति विविकरोति तम् करोति दन्तं करोति करोति तमेवैव तं करोति करोति तमेव तमेवैव दन्तमेव वृषाणम् वृषाणमेव दन्तमेव वृषाणम् एव वृषाणम् वृषाणमेवैव वृषाणम् पत्नीषु पत्नीषु वृषाणमेवैव वृषाणम् पत्नीषु वृषाणम् पत्नीषु पत्नीषु वृषाणम् वृषाणम् पत्नीष्वप्यपि पत्नीषु वृषाणम् वृषाणम् पत्नीष्वपि पत्नीष्वप्यपि पत्नीषु पत्नीष्वपि सृजति सृजत्यपि पत्नीषु पत्नीष्वपि सृजति अपि सृजति सृजत्यप्यपि सृजति स सृजत्यप्यपि सृजति सः सृजति स सृजति सृजति सोऽस्मास्मै सृजति सृजति सोऽस्मै सोऽस्मास्मै सोऽस्मै रूपाणि रूपाण्यस्मै सोऽस्मै रूपाणि अस्मै रूपाणि रूपाण्यस्मास्मै रूपाणि विविरूपाण्यस्मास्मै रूपाणि वि रूपाणि विविरूपाणि रूपाणि विकरोति करोति विरूपाणि रूपाणि विकरोति विकरोति करोति विविकरोति करोतीति करोति